मयि गृह्णामि गृह्णामि मयि मयि गृह्णाम्यग्रे अग्रे गृह्णामि मयि मयि गृह्णाम्यग्रे गृह्णाम्यग्रे अग्रे गृह्णामि गृह्णाम्यग्रे अग्निमग्निमग्रे गृह्णामि गृह्णाम्यग्रे अग्निम् अग्रे अग्निमग्निमग्रेऽग्रे अग्निगो रायो रायोऽग्निमग्रेऽग्रे अग्निगो रायः अग्निगो रायो रायोऽग्निमग्निगो रायस्पोषाय पोषाय रायोऽग्निमग्निगो रायस्पोषाय रायस्पोषाय पोषाय रायो रायस्पोषाय सुप्रजास्त्वाय सुप्रजास्त्वाय पोषाय रायो रायस्पोषाय सुप्रजास्त्वाय पोषाय सुप्रजास्त्वाय सुप्रजास्त्वाय पोषाय पोषाय सुप्रजास्त्वाय सुवीर्याय सुवीर्याय सुप्रजास्त्वाय पोषाय पोषाय सुप्रजास्त्वाय सुवीर्याय सुप्रजास्त्वाय सुवीर्याय सुवीर्याय सुप्रजास्त्वाय सुप्रजास्त्वाय सुवीर्याय सुप्रजास्त्वायेति सुप्रजाहत्वाय सुवीर्यायेति सुवीर्याय मय प्रजाम् प्रजाम् मय मय प्रजाम् मय मय प्रजाम् मय मय प्रजाम् मयि प्रजाम् मय मय प्रजाम् प्रजाम् मय वच्चो वच्चो मय प्रजाम् प्रजाम् मय वच्चः प्रजामिद प्राजाम् मय वच्चो वच्चो मय मय वच्चो दधामि दधामि वच्चो मय मय वच्चो दधामि वच्चो दधामि दधामि वच्चो वच्चो दधाम्यरिष्टा अरिष्टा दधामि वच्चो वच्चो दधाम्यरिष्टाः दधाम्यरिष्टा अरिष्टा दधामि दधाम्यरिष्टा स्याम स्यामारिष्टा दधामि दधाम्यरिष्टा स्याम अरिष्टा स्याम स्यामारिष्टा अरिष्टा स्याम धनुवा धनुवा स्यामारिष्टा अरिष्टा स्याम धनुवा स्याम धनुवा धनुवा स्याम स्याम धनुवा सुवीरा सुवीरा स्तनुवा स्याम स्याम धनुवा सुवीरा तनुवा सुवीरा सुवीरा स्तनुवा तनुवा सुवीरा सुवीरा इति सुवीरा यो नो नो यो यो नो अग्निरग्निर्नो यो यो नो अग्निः नो अग्निरग्निर्नो नो अग्निः पितरः पितरोऽग्निर्नो नो अग्निः पितरः अग्निः पितरः पितरोऽग्निरग्निः पितरो हृत्सु हृत्सु पितरोऽग्निरग्निः पितरो हृत्सु पितरो हृत्सु हृत्सपितरः पितरो हृत्सन्तरन्तरहृत्सपितरः पितरो हृत्सन्तः हृत्स्वन्तरन्तरहृत्सु हृत्स्वन्तरमर्त्यो मर्त्योऽन्तरहृत्सु हृत्स्वन्तरमर्त्यः हृत्स्वेति हृदोसु अन्तरमर्त्यो मर्त्योऽन्तरन्तरमर्त्यो मर्त्यान्मर्त्यागु अमर्त्योऽन्तरन्तरमर्त्यो मर्त्यानु अमर्त्यो मर्त्यान्मर्त्यागु अमर्त्यो मर्त्यो मर्त्यागु आविवेश विवेशमर्त्यागु अमर्त्यो मर्त्यो मर्त्यागु आविवेश मर्त्यागु आविवेश विवेशमर्त्यान्मर्त्यागु आविवेश आविवेशेत्या विवेश तमात्मन्नात्मन्तन्तमात्मन् परिपर्यात्मन्तन्तमात्मन् परि आत्मन् परिपर्यात्मन्नात्मन् परिगृह्णेमहे गृह्णेमहे पर्यात्मन्नात्मन् परिगृह्णेमहे परिगृह्णेमहे गृह्णेमहे परिपरिगृह्णेमहे वयम् वयम् गृह्णेमहे परिपरिगृह्णेमहे वयम् गृह्णेमहे वयम् वयम् गृह्णेमहे गृह्णेमहे वयम् मामा वयम् गृह्णेमहे गृह्णेमहे वयम् मा वयम् मामा वयम् वयम् माससमा वयम् वयम् मासः मास समामासो अस्मागु अस्मान् समामासो अस्मान् सो अस्मागु अस्मान् ससो अस्मागु अवहाय वहायास्मान् ससो अस्मागु अवहाय अस्मागु अवहाय वहायास्मागु अस्मागु अवहाय परा परा वहायास्मागु अस्मागु अवहाय परा अवहाय परा परा वहाय वहाय परागाद् गाद् परा वहाय वहाय परागाद् वहायेत्यवाहाय परागाद्गात् परापरागाद् गादिति गाद् यदध्वर्यरध्वर्यर्यद्यदध्वर्यरात्मन्नात्मन्नध्वर्यर्यद्यदध्वर्यरात्मन्नग्निमग्निमात्मन्नध्वर्यरध्वर्यरात्मन्नग्निम् आत्मन्नग्निमग्निमात्मन्नात्मन्नग्निमगृहीत्वा गृहीत्वाग्निमात्मन्नात्मन्नग्निमगृहीत्वा अग्निमगृहीत्वा गृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निमग्निमगृहीत्वाग्निम अग्निम् च नयाच्च नयादग्निभग्निम् च नयाद्योयश्च नयादग्निभग्निम् च नयाद्यः चिनयाद्योयश्च नयाच्च नयाद्यो स्यास्येश्च नयाच्च नयाद्यो स्या यस्वस्वोऽस्य योऽस्य स्वस्वोऽस्य योऽस्य स्वः अस्य स्वस्वोऽस्य स्वोऽग्निरग्निस्वोऽस्य स्वोऽग्निरग्निस्वस्वोऽग्निस्तन्दमग्निस्वस्वोऽग्निस्तम् अग्निस्तन्दमग्निरग्निस्तमप्यभिदमग्निरग्निस्तमपि कस्मान्मृदा मृदा कस्मात् कस्मान्मृदा च मृदा कस्मात् कस्मान्मृदा च मृदा च मृदा मृदा चाद्धिरद्धिश्च मृदा मृदा चाद्धिः चाद्धिरद्धिश्च चाद्धिश्च चाद्धिश्च चाद्धिश्च अद्धिश्च चाद्धिरद्धिश्चाग्निरग्निश्चाद्धिरद्धिश्चाग्निः अद्धिरेत्यग्निः चाग्निरग्निश्च चाग्निश्चीयते जीयते अग्निश्च चाग्निश्चीयते अग्निश्चीयते जीयते अग्निरग्निश्चीयत इति जीयते अग्निरग्निश्चीयत इति जीयत इति जीयते जीयत इति यद्यदिति जीयते जीयत इति यद् इति यद्यदिति यदद्भिरद्भिर्यदिति यदद्भिः यदद्भिरद्भिर्यद्यदद्भिः संयोति संयोत्यद्भिर्यद्यदद्भिः संयोति अद्भिः संयोति संयोत्यद्भिरद्भिः संयोत्यापः संयोत्यद्भिरद्भिः संयोत्यापः अद्भिरेत्यदद्भिः संयोत्यापः संयोति संयोत्यापो वै वा आपः संयोति संयोत्यापो वै संयोतीति संयोति आपो वै वा आपः आपो वै सर्वाः सर्वा आपः आपो वै सर्वाः वै सर्वाः सर्वा वै वै सर्वा देवता देवताः सर्वा वै वै सर्वा देवताः सर्वा देवता देवताः सर्वाः सर्वा देवता देवताभिर्देवताभिर्देवताः सर्वाः सर्वा देवता देवताभिः देवता देवताभिर्देवताभिर्देवता देवता देवताभिरेवैव देवताभिर्देवता देवता देवताभिरेव देवताभिरेवैव देवताभिर्देवताभिरेवैनमेनमेव देवताभिर्देवताभिरेवैनम् एवैनमेनमेवैवैनकोसकोसमेनमेवैवैनकोसम् येन कोसकोसमेन मेन कोसको सृजति सृजति समेन मेन कोसको सृजति सको सृजति सृजति सकोसको सृजति यद्यत् सृजति सको सको सृजति यत् सृजति यद्यत् सृजति सृजति यन्मृदा मृदा यत् सृजति सृजति यन्मृदा यन्मृदा मृदा यद्यन् मृदा चिनोति चिनोति मृदा यद्यन् मृदा चिनोति मृदा चिनोति चिनोति मृदा मृदा चिनोतीयमियम् चिनोति मृदा मृदा चिनोतीयम् चिनातीयमियम् चिनाति चिनातीयम् वै वा इयम् चिनाति चिनातीयम् वै इयम् वै वा इयमियम् वा अग्निरग्निर्वा इयमियम् वा अग्निः वा अग्निरग्निर्वै वा अग्निर्वैश्वानरो वैश्वानरो अग्निर्वै वा अग्निर्वैश्वानरः अग्निर्वैश्वानरो वैश्वानरो अग्निरग्निर्वैश्वानरो अग्निनाग्निना वैश्वानरो अग्निरग्निर्वैश्वानरो अग्निना वैश्वानरोग्निनाग्निना वैश्वानरो वैश्वानरो अग्निनैवैवाग्निना वैश्वानरो वैश्वानरो अग्निनैव अग्निनैवैवाग्निनाग्निनैव तत्तदेवाग्निनाग्निनैव तत् एव तत्तदेवैव तदग्निमग्निम् तदेवैव तदग्निम् तदग्निमग्निम् तत्तदग्निम् चिनाति चनात्यग्निम् तत्तदग्निम् चिनाति अग्निम् चिनाति चनात्यग्निमग्निम् चिनाति ब्रह्मवादिनः ब्रह्मवादिनश्चिनात्यग्निमग्निम् चिनाति ब्रह्मवादिनः चिनाति ब्रह्मवादिनः ब्रह्मवादिनश्चिनाति चिनाति ब्रह्मवादिना वदन्ति वदन्ति ब्रह्मवादिनश्चिनाति चिनाति ब्रह्मवादिना वदन्ति ब्रह्मवादिना वदन्ति वदन्ति ब्रह्मवादिनाः ब्रह्मवादिना वदन्ति यद्यद्वदन्ति ब्रह्मवादिनाः ब्रह्मवादिना वदन्ति यद् ब्रह्मवादिन इद् ब्रह्मवादिनः वदन्ति यद्यद्वदन्ति वदन्ति यन्मृदा मृदा यद्वदन्ति वदन्ति यन्मृदा यन्मृदा मृदा यद्यन्मृदा च मृदा यद्यन्मृदा च मृदा च मृदा मृदा चाद्भिरद्भिश्च मृदा मृदा चाद्भिः चाद्भिरद्भिश्च चाद्भिश्च चाद्भिश्च चाद्भिश्च अद्भिश्च चाद्भिरद्भिश्चाग्निरग्निश्चाद्भिरद्भिश्चाग्निः अद्भिरिच्यदभिः चाग्निरग्निश्च चाग्निश्चीयते चीयतेऽग्निश्च चाग्निश्चीयते अग्निश्चीयते चीयतेऽग्निरग्निश्चीयतेऽथाथ चीयतेऽग्निरग्निश्चीयतेऽथ चीयतेऽथाथ चीयते चीयतेऽथ कस्मात् कस्मादथ चीयते चीयतेऽथ कस्मात् अथ कस्मात् कस्मादथाथ कस्मादग्निरग्निः कस्मादथाथ कस्मादग्निः कस्मादग्निरग्निः कस्मात् कस्मादग्निरुच्यत उच्यते अग्निः कस्मात् कस्मादग्निरुच्यते अग्निरुच्यत उच्यते अग्निरग्निरुच्यत इतीत्युच्यते अग्निरग्निरुच्यत इति उच्यत इदेत्युच्यत उच्यत इति यद्यदित्युच्यत उच्यत इति यद् इति यद्यदि यच्छन्दाभिश्छन्दाभिर्यदि यच्छन्दाभि यच्छन्दाभिश्छन्दाभिर्यद्यच्छन्दाभिश्चिनादि चिनादि छन्दाभिर्यद्यच्छन्दाभिश्चिनादि छन्दाभिश्चिनादि चिनादि छन्दाभिश्छन्दाभिश्चिनात्यग्नयाग्नयश्चिनादि छन्दाभिश्छन्दाभिश्चिनात्यग्नयः छन्दाभिरिति छन्दः चिनोत्यग्नयोग्नयश्चिनोति चिनोत्यग्नयो वै वा अग्नयश्चिनोति चिनोत्यग्नयो वै अग्नयो वै वा अग्नयोग्नयो वै छन्दागुंसि छन्दागुंसि वा अग्नयोग्नयो वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि तस्मात्तस्मात् छन्दागुंसि वै वै छन्दागुंसि तस्मात् छन्दागुंसि तस्मात्तस्मात् छन्दागुंसि छन्दागुंसि तस्मादग्निरग्निस्तस्मात् छन्दागुंसि छन्दागुंसि तस्मादग्निः तस्मादग्निरग्निस्तस्मात्तस्मादग्निरुच्यत उच्यते अग्निस्तस्मात्तस्मादग्निरुच्यते अग्निरुच्यत उच्यते अग्निरग्निरुच्यतेऽथो अथो उच्यते अग्निरग्निरुच्यतेऽथो उच्यतेऽथो अथो उच्यत उच्यतेऽथो इयमियमथो उच्यत उच्यतेऽथो इयम् अथो इयमियमथो अथो इयम् वै वा इयमथो अथो इयम् वै अथो इत्यथो इयम् वै वा इयमियम् वा अग्निरग्निर्वा इयमियम् वा अग्निः वा अग्निरग्निर्वै वा अग्निर्वैश्वानरो वैश्वानरोऽग्निर्वै वा अग्निर्वैश्वानरः अग्निर्वैश्वानरो वैश्वानरोऽग्निरग्निर्वैश्वानरो यद्यद्वैश्वानरोऽग्निरग्निर्वैश्वानरो यत् वैश्वानरो यद्यद्वैश्वानरो वैश्वानरो यन्मृदा मृदा यद्वैश्वानरो वैश्वानरो यन्मृदा यन्मृदा मृदा यद्यन्मृदा चिनोति चिनोति मृदा यद्यन्मृदा चिनोति मृदा चिनोति चिनोति मृदा मृदा चिनोति तस्मात् चिनोति मृदा मृदा चिनोति तस्मात् चिनोति तस्मात् तस्मात् चिनोति चिनोति तस्मादग्निरग्निस्तस्मात् चिनोति चिनोति तस्मादग्निः तस्मादग्निरग्निस्तस्मात् तस्मादग्निरुच्यत उच्यते अग्निस्तस्मात् तस्मादग्निरुच्यते अग्निरुच्यत उच्यते अग्निरग्निरुच्यते हिरण्येष्टका हिरण्येष्टका उच्यते अग्निरग्निरुच्यते हिरण्येष्टकाः उच्यते हिरण्येष्टका हिरण्येष्टका उच्यत उच्यते हिरण्येष्टका उपोपहिरण्येष्टका उच्यत उच्यते हिरण्येष्टका उप हिरण्येष्टका उपोपहिरण्येष्टका हिरण्येष्टका उपदधाति दधात्युपहिरण्येष्टका हिरण्येष्टका उपदधाति हिरण्येष्टका इति हिरण्या इष्टकाः उपदधाति दधात्युपोपदधाति ज्योतिर्ज्योतिर्दधात्युपोपदधाति ज्योतिः तथा ज्योतिर्ज्योतिर्तथा तथा ज्योतिर्वै वै ज्योतिर्तथा तथा ज्योतिर्वै ज्योतिर्वै वै ज्योतिर्ज्योतिर्वै हिरण्यगो हिरण्यम् वै ज्योतिर्ज्योतिर्वै हिरण्यम् वै हिरण्यगो हिरण्यम् वै वै हिरण्यम् ज्योतिर्ज्योतिर्हिरण्यम् वै वै हिरण्यम् ज्योतिः हिरण्यम् ज्योतिर्ज्योतिर्हिरण्यगो हिरण्यम् ज्योतिरेवैव ज्योतिर्हिरण्यगो हिरण्यम् ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेवास्मिन्नस्मिन्नेव ज्योतिर्ज्योतिरेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति दधात्यस्मिन्नस्मिन् दधात्यथो अथो दधात्यस्मिन्नस्मिन् दधात्यथो दधात्यथ अथो दधाति दधात्यथो तेजस्तेजोऽथो दधाति दधात्यथो तेजः अथो तेजस्तेजोऽथो अथो तेजो वै वै तेजोऽथो अथो तेजो वै अथो इत्यथो तेजो वै वै तेजस्तेजो वै हिरण्यगो हिरण्यम् वै तेजस्तेजो वै हिरण्यम् वै हिरण्यगो हिरण्यम् वै वै हिरण्यम् तेजस्तेजो हिरण्यम् वै वै हिरण्यम् तेजः हिरण्यम् तेजस्तेजो हिरण्यगो हिरण्यम् तेज एवैव तेजो हिरण्यगो हिरण्यम् तेज एव तेज एवैव तेजस्तेज एवात्मन्नात्मन्नेव तेजस्तेज एवात्मन् एवात्मन्नात्मन्नेवैवात्मम् धत्ते धत्त आत्मन्नेवैवात्मम् धत्ते आत्मम् धत्ते धत्त आत्मन्नात्मम् धत्ते यो यो धत्त आत्मन्नात्मम् धत्ते यः धत्ते यो यो धत्ते धत्ते यो वै वै यो धत्ते धत्ते यो वै यो वै वै यो यो वा अग्निमग्निम् वै यो यो वा अग्निम् वा अग्निमग्निम् वै वा अग्निगो सर्वतामुखगो सर्वतामुखमग्निम् वै वा अग्निगो सर्वतामुखम् अग्निगो सर्वतोमुखगो सर्वतामुखमग्निमग्निगो सर्वतामुखम् चिनते चिनते सर्वतोमुखमग्निमग्निगो सर्वतामुखम् चिनते सर्वतामुखम् चिनते चिनते सर्वतामुखगो सर्वतामुखम् चिनते सर्वासु सर्वासु चिनते सर्वतामुखगो सर्वतामुखम् चिनते सर्वासु सर्वतोमुखमिति सर्वतः मुखम् चिनते सर्वासु सर्वासु चिनते चिनते सर्वासु प्रजासु प्रजासु सर्वासु चिनते चिनते सर्वासु प्रजासु सर्वासु प्रजासु प्रजासु सर्वासु सर्वासु प्रजास्वन्नमन्नम् प्रजासु सर्वासु सर्वासु प्रजास्वन्नम् प्रजास्वन्नमन्नम् प्रजासु प्रजास्वन्नमत्यत्यन्नम् प्रजासु प्रजास्वन्नमत्ति प्रजास्विति प्राजासु अन्नमत्यन्नमन्नमत्य सर्वाः सर्वा अत्यन्नमन्नमत्य सर्वाः अत्यसर्वाः सर्व अत्यत्यसर्वादिशो दिश सर्व अत्यत्यसर्वादिशः सर्वादिशो दिश सर्वाः सर्वादिशोऽभ्यभिदिश सर्वाः सर्वादिशोऽभि दिशोऽभ्यभिदिशो दिशोऽभिजेति चेत्यभिदिशो दिशोऽभिजेति अभिजेति चेत्यभ्यभिजेति गायत्रीम् गायत्रीम् जयत्यभ्यभिजेति गायत्रीम् गायत्रीम् गायत्रीम् जयति जयति गायत्रीम् पुरस्तात् पुरस्तात् गायत्रीम् जयति जयति गायत्रीम् पुरस्तात् गायत्रीम् पुरस्तात् पुरस्तात् गायत्रीम् गायत्रीम् पुरस्तादुपोप पुरस्तात् गायत्रीम् गायत्रीम् पुरस्तादुप पुरस्तादुपोप पुरस्तात् पुरस्तादुप दधाति दधात्युप पुरस्तात् पुरस्तादुप दधाति उपदधाति दधात्युपोपदधाति त्रिष्टुभम् त्रिष्टुभम् दधात्युपोपदधाति त्रिष्टुभम् दधाति त्रिष्टुभम् त्रिष्टुभम् दधाति दधाति त्रिष्टुभम् दक्षिणतो दक्षिणतस्तृष्टुभम् दधाति दधाति त्रिष्टुभम् दक्षिणतः त्रिष्टुभम् दक्षिणतो दक्षिणतस्तृष्टुभम् त्रिष्टुभम् दक्षिणतो जगतीम् जगतीम् दक्षिणतस्तृष्टुभम् त्रिष्टुभम् दक्षिणतो जगतीम् दक्षिणतो जगतीम् जगतीम् दक्षिणतो दक्षिणतो जगतीम् पश्चात् पश्चात् जगतीम् दक्षिणतो दक्षिणतो जगतीम् पश्चात् जगतीम् पश्चात् पश्चात् जगतीम् जगतीम् पश्चादनष्टभमनष्टभम् पश्चात् जगतीम् जगतीम् पश्चादनष्टभम् पश्चादनष्टभमनष्टभम् पश्चात् पश्चादनष्टभमुत्तरत उत्तरतोऽनष्टभम् पश्चात् पश्चादनष्टभमुत्तरतः अनुष्टभमुत्तरत उत्तरतोऽनुष्टभमनुष्टभमुत्तरतः पङ्क्तिम् पङ्क्तिमुत्तरतोऽनुष्टभमनुष्टभमुत्तरतः पङ्क्तिम् अनुष्टभमित्यनोऽस्तुभम् उत्तरतः पङ्क्तिम् पङ्क्तिमुत्तरत उत्तरतः पङ्क्तिम् मध्ये मध्ये पङ्क्तिमुत्तरत उत्तरतः पङ्क्तिम् मध्ये उत्तरत इत्युदुकरतः पङ्क्तिम् मध्ये मध्ये पङ्क्तिम् पङ्क्तिम् मध्य एष एष मध्ये पङ्क्तिम् पङ्क्तिम् मध्य एषः मध्य एष एष मध्ये मध्य एष वै वा एष मध्ये मध्य एष वै वा एष एष वा अग्निरग्निर्वा एष एष वा अग्निः वा अग्निरग्निर्वै वा अग्निः सर्वतोमुखः सर्वतोमुखोऽग्निर्वै वा अग्निः सर्वतोमुखः अग्निः सर्वतोमुखः सर्वतोमुखोऽग्निरग्निः सर्वतोमुखस्तन्दगो सर्वतोमुखोऽग्निरग्निः सर्वतोमुखस्तम् सर्वतोमुखस्तन्दगो सर्वतोमुखः सर्वतोमुखस्तञ्यो यस्तगो सर्वतोमुखः सर्वतोमुखस्तञ्यः सर्वतोमुख इति सर्वतः मुखः तञ्यो यस्तन्दय्य एवमेवय्यस्तन्दय्य एवम् य एवमेवय्योय एवम् विद्वान् विद्वानेवय्योय एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वागिष्टिमते विद्वानेवमेवम् विद्वागिष्टिमते विद्वागश्चिरते चिरते विद्वान् विद्वागश्चिरते सर्वासु सर्वासु चिरते विद्वान् विद्वागश्चिरते सर्वासु चिरते सर्वासु सर्वासु चिरते चिरते सर्वासु प्रजासु प्रजासु सर्वासु चिरते चिरते सर्वासु प्रजासु सर्वासु प्रजासु प्रजासु सर्वासु सर्वासु प्रजास्वन्नमन्नम् प्रजासु सर्वासु सर्वासु प्रजास्वन्नम् प्रजास्वन्नमन्नम् प्रजासु प्रजास्वन्नमत्यत्यन्नम् प्रजासु प्रजास्वन्नमत्ति प्रजास्विति प्राजासु अन्नमत्यत्यन्नमन्नमत्य सर्वाः सर्व अत्यन्नमन्नमत्य सर्वाः अत्यसर्वाः सर्व अत्यत्यसर्वादिशो दिश सर्व अत्यत्यसर्वादिशः सर्वादिशो दिश सर्वाः सर्वादिशोऽभ्यभिदिश सर्वाः सर्वादिशोऽभि दिशोऽभ्यभिदिशो दिशोऽभिजयति चेत्यभिदिशो दिशोऽभिजयति अभिजयति चेत्यभ्यभिजयत्यथो अथो चेत्यभ्यभिजयत्यथो यत्यथो अथो जयति यत्यथो दिशि दिश्यथो जयति यत्यथो दिशि अथो दिशि दिश्यथो अथो दिश्येवैव दिश्यथो अथो दिश्येव अथो इत्यथो दिश्येवैव दिशि दिश्येव दिशम् दिशमेव दिशि दिश्येव दिशम् एव दिशम् दिशमेवैव दिशम् प्रप्रदिशमेवैव दिशम् प्र दिशम् प्रप्रदिशम् दिशम् प्रवयति वयति प्रदिशम् दिशम् प्रवयति प्रवयति वयति प्रप्रवयति तस्मात्तस्माद्वयति प्रप्रवयति तस्मात् वयति तस्मात्तस्माद्वयति वयति तस्माद्दिशि दिशि तस्माद्वयति वयति तस्माद्दिशि तस्माद्दिशि दिशि तस्मात्तस्माद्दिशि दिग्दिग्दिशि तस्मात्तस्माद्दिशि दिग् दिशि दिग्दिग्दिशि दिशि दिक्प्रोधा प्रोधा दिग्दिशि दिशि दिक्प्रोधा दिक्प्रोधा प्रोधा दिग्दिक्प्रोधा रोदे विप्रा प्रजापतिरग्निमग्निम् प्रजापतिः प्रजापतिरग्निमसृजता सृजताग्निम् प्रजापतिः प्रजापतिरग्निमसृजता प्रजापतिरिति प्रजापतिः अग्निमसृजता सृजताग्निमग्निमसृजतसो सृजताग्निमग्निमसृजतसः असृजतसृजतासृजतसोऽस्मादस्मात्सोऽसृजतासृजतसोऽस्मान् ृष्टस्पृष्टोऽस्मात्सृष्टस्पृष्टोऽस्मात्सृष्टप्राङ्प्राङ्क्सृष्टोऽस्मात्सृष्टप्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्टस्पृष्टप्राङ्प्राङ्प्राङ्क्सृष्ट अद्रवत्तस्मै अपद्रवत्तस्मै तस्मा अद्रवदद्रवत्तस्मा अश्वमश्वम् तस्मा अद्रवदद्रवत्तस्मा अश्वम् तस्मा अश्वमश्वम् तस्मै तस्मा अश्वम् प्रति प्रत्यश्वम् तस्मै तस्मा अश्वम् प्रति अश्वम् प्रति प्रत्यश्वमश्वम् प्रत्यास्य प्रत्यश्वमश्वम् प्रत्यास्य प्रत्यास्य दास्य प्रति प्रत्यास्यत्ससहास्य प्रति प्रत्यास्यत्सः आस्यत्स आस्यदास्यत्स दक्षिणा दक्षिणा स आस्यदास्यत्स दक्षिणा स दक्षिणा दक्षिणा स दक्षिणा वर्तता वर्तता दक्षिणा स दक्षिणा वर्तता दक्षिणा वर्तता वर्तता दक्षिणा दक्षिणा वर्तत तस्मै तस्मा वर्तता दक्षिणा दक्षिणा वर्तत तस्मै आवर्तता वर्तता वर्तत तस्मै तस्मा वर्तता वर्तत तस्मै अवर्तदस्मै तस्मा अवर्तदा वर्तदस्मै वृष्टिम् वृष्टिम् तस्मा अवर्तदा वर्तदस्मै वृष्टिम् तस्मै वृष्टिम् वृष्टिम् तस्मै वृष्टिम् प्रति वृष्टिम् तस्मै तस्मै वृष्टिम् प्रति वृष्टिम् प्रति वृष्टिम् वृष्टिम् प्रत्यास्य दास्य प्रति वृष्टिम् वृष्टिम् प्रत्यास्य प्रत्यास्य दास्य प्रति प्रत्यास्यत्स आस्य प्रति प्रत्यास्यत्स आस्यत्स प्रत्यं प्रत्यं सास्यत्स प्रत्यं स प्रत्यं प्रत्यं स प्रत्यङ्गा प्रत्यं स प्रत्यङ्गा प्रत्यङ्गा प्रत्यं प्रत्यङ्गा वर्तदा वर्तदा प्रत्यं प्रत्यङ्गा वर्तदा आवर्तदा वर्तदा वर्तदस्मै तस्मा वर्तदा वर्तदस्मै अवर्तदस्मै तस्मा वर्तदा वर्तदस्मा अर्षभं शभं तस्मा वर्तदा वर्तदस्मा अर्षभम् तस्मार्षभम् शभम् तस्मै तस्मार्षभम् प्रति प्रत्यर्षभम् तस्मै तस्मार्षभम् प्रति अर्षभम् प्रति प्रत्यर्षभम् शुभम् प्रत्यास्य दास्य प्रत्यर्षभम् शुभम् प्रत्यास्य प्रत्यास्य दास्य प्रति प्रत्यास्यत्स आस्य प्रति प्रत्यास्यत्स आस्यत्स आस्य दास्यत्स उदङ्गुदङ् सास्य दास्यत्स उदङ् सौदङ्गुदङ् उदङ्गोदङ्गुदङ्गा वर्तता वर्ततोदङ्गुदङ्गा वर्तता आवर्तता वर्तता वर्तत तस्मै तस्मा अवर्तता वर्तत तस्मै अवर्तत तस्मै तस्मा अवर्तता वर्तत तस्मै भस्तम् भस्तम् तस्मा अवर्तता वर्तत तस्मै भस्तम् तस्मै भस्तम् भस्तम् तस्मै तस्मै भस्तम् प्रति प्रति भस्तम् तस्मै तस्मै भस्तम् प्रति भस्तम् प्रति प्रति भस्तम् भस्तम् प्रत्यास्य दास्य प्रति भस्तम् भस्तम् प्रत्यास्य प्रत्यास्य दास्य प्रति प्रत्यास्यत्स आस्य प्रति प्रत्यास्यत्स आस्यत्स आस्य दास्यत्स ऊर्ध्व ऊर्ध्वस्स आस्य दास्यत्स ऊर्ध्व स ऊर्ध्व ऊर्ध्वस्य स ऊर्ध्वोद्रवदद्रवदोर्ध्वस्य स ऊर्ध्वोद्रवद ऊर्ध्वोद्रवदद्रवदोर्ध्व ऊर्ध्वोद्रवत्तस्मै तस्माद्रवदोर्ध्व ऊर्ध्वोद्रवत्तस्मै अद्रवत्तस्मै तस्मा अद्रवदद्रवत्तस्मै पुरुषम् पुरुषम् तस्मा अद्रवदद्रवत्तस्मै पुरुषम् तस्मै पुरुषम् पुरुषम् तस्मै तस्मै पुरुषम् प्रति प्रतिपुरुषम् तस्मै तस्मै पुरुषम् प्रति पुरुषम् प्रति प्रतिपुरुषम् पुरुषम् प्रत्यास्य दास्य प्रतिपुरुषम् पुरुषम् प्रत्यास्य प्रत्यास्य दास्य प्रति प्रत्यास्यद्यद्यदास्य प्रति प्रत्यास्यद्यद् आस्यद्यद्यदास्य दास्यद्यत्पशुशीर्षाणि पशुशीर्षाणि यदास्य दास्यद्यत्पशुशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणि यद्यत्पशुशीर्षाण्यपदधात्यपदधादि पशुशीर्षाणि यद्यत्पशुशीर्षाण्यपदधादि पशुशीर्षाण्यपदधात्यपदधादि पशुशीर्षाणि पशुशीर्षाण्यपदधादि सर्वदः सर्वदा उपदधादि पशुशीर्षाणि पशुशीर्षाण्यपदधादि सर्वदः पशुशीर्षाणीति पशुशीर्षाणि उपदधाति सर्वदः सर्वद उपदधात्युपदधाति सर्वद एवैव सर्वद उपदधात्युपदधाति सर्वद एव उपदधातीत्युपादधाति सर्वद एवैव सर्वदः सर्वद एवैनमेनमेव सर्वदः सर्वद एवैनम् एवैनमेनमेवैवैनमवरुध्यावरुध्यैनमेवैवैनमवरुध्यैनमवरुध्यावरुध्यैनमेनमवरुध्यजनते अवरुध्यजनते जनते वरुध्यावरुध्यजनत एता एताश्चनते वरुध्यावरुध्यजनत एताः अवरुध्येत्यवारुध्य चनत एता एताश्चनते जनत एता वै वा एताश्चनते जनत एता वै एता वै वा एता एता वै प्राणभृतः प्राणभृतो वा एता एता वै प्राणभृतः वै प्राणभृतः प्राणभृतो वै वै प्राणभृतश्चक्षुष्मदेश्चक्षुष्मदेः प्राणभृतो वै वै प्राणभृतश्चक्षुष्मदेः प्राणभृतश्चक्षुष्मदेश्चक्षुष्मदेः प्राणभृतः प्राणभृतश्चक्षुष्मदेरिष्टका इष्टकाश्चक्षुष्मदेः प्राणभृतः प्राणभृतश्चक्षुष्मदेरिष्टकाः प्राणभृत इति प्राणभृतः चक्षुष्मदेरिष्टका इष्टकाश्चक्षुष्मदेश्चक्षुष्मदेरिष्टका यद्यदिष्टकाश्चक्षुष्मदेश्चक्षुष्मदेरिष्टका यद् इष्टका यद्यदिष्टका इष्टकायत्वशीर्षाणि पशुशीर्षाणि यदिष्टका इष्टकायत्वशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणि यद्यत्पशुशीर्षाणि यद्यत्पशुशीर्षाणि यद्यत्पशुशीर्षाणि यद् पशुशीर्षाणि यद्यत्पशुशीर्षाणि पशुशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणीति पशुशीर्षाणि यत्पशुशीर्षाणि पशुशीर्षाणि यद्यत्पशुशीर्षाण्यपदधात्युपदधाति पशुशीर्षाणि यद्यत्पशुशीर्षाण्यपदधाति पशुशीर्षाण्यपदधात्युपदधाति पशुशीर्षाणि पशुशीर्षाण्यपदधाति ताभिस्ताभिरपदधाति पशुशीर्षाणि पशुशीर्षाण्यपदधाति ताभिः पशुशीर्षाणीति पशुशीर्षाणि उपदधातिताभिस्ताभिरुपदधात्युपदधातिताभिरेवैव ताभिरुपदधात्युपदधातिताभिरेव उपदधातीत्युपादधाति ताभिरेवैव ताभिस्ताभिरेव यजमानो यजमान एव ताभिस्ताभिरेव यजमानः एव यजमानो यजमान एवैव यजमानोऽमुष्मिन्नमुष्मिन यजमान एवैव यजमानोऽमुष्मिन्नो यजमानोऽमुष्मिन्नमुष्मिन यजमानो यजमानोऽमुष्मिन्लोके लोकेऽमुष्मिन यजमानो यजमानोऽमुष्मिन्लोके अमुष्मिन्लोके लोकेऽमुष्मिन्नमुष्मिन्लोके प्रलोकेऽमुष्मिन्नमुष्मिन्लोके लोके प्रलोके लोके प्राणित्यनिति प्रलोके लोके प्राणिति प्राणित्यनिति प्रप्राणित्यसो अथो अनिति प्रप्राणित्यसो अनित्यथो अथो अनित्यनित्यथोताभिस्ताभिरथो अनित्यनित्यथोताभिः अथोताभिस्ताभिरथो अथोताभिरेवैव ताभिरथो अथोताभिरेव अथो इत्यथो ताभिरेवैव ताभिस्ताभिरेवास्मास्मा एव ताभिस्ताभिरेवास्मि एवास्मास्मा एवैवास्मा इव इमे स्मा एवैवास्मा इमे अस्मा इम इमे स्मा स्मा इमे लोका लोका इमे स्मा स्मा इमे लोकाः इमे लोका लोका इम इमे लोका प्रप्रलोका इम इमे लोका प्र लोका प्रप्रलोका लोका प्रभान्ति भान्ति प्रलोका लोका प्रभान्ति प्रभान्ति भान्ति प्रप्रभान्ति मृदा मृदा भान्ति प्रप्रभान्ति मृदा भान्ति मृदा मृदा भान्ति भान्ति मृदा भिलिप्या भिलिप्य मृदा भान्ति भान्ति मृदा भिलिप्या मृदा भिलिप्या भिलिप्य मृदा मृदा भिलिप्योपोपा भिलिप्य मृदा मृदा भिलिप्योप अभिलिप्योपोपा भिलिप्या भिलिप्योपदधाति दधात्युपा भिलिप्या भिलिप्योपदधाति अभिलिप्येत्यभिलिप्या उपदधाति दधात्युपोपदधाति मेध्यत्वाय मेध्यत्वाय दधात्युपोपदधाति मेध्यत्वाय दधाति मेध्यत्वाय मेध्यत्वाय दधाति दधाति मेध्यत्वाय पशुः पशुर्मेध्यत्वाय दधाति दधाति मेध्यत्वाय पशुः मेध्यत्वाय पशुः पशुर्मेध्यत्वाय मेध्यत्वाय पशुर्वै वै पशुर्मेध्यत्वाय मेध्यत्वाय पशुर्वै मेध्यत्वायेति मेध्यात्वाय पशुर्वै वै पशुः पशुर्व एष वै पशुः पशुर्व एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निरन्नमन्नमग्निर्यद्यदग्निरन्नम् अग्निरन्नमन्नमग्निरग्निरन्नम् पशवः पशवोऽन्नमग्निरग्निरन्नम् पशवः अन्नम् पशवः पशवोऽन्नमन्नम् पशव एष पशवोऽन्नमन्नम् पशव एषः पशव एष पशवः पशव एष खलु खल्वेष पशवः पशव एष खलु एष खलु खल्वेष एष खलु वै वै खल्वेष एष खलु वै खलु वै मयि खलु खलु वा अग्निरग्निर्वै खलु खलु वा अग्निः वा अग्निरग्निर्वै वा अग्निर्यद्यदग्निर्वै वा अग्निर्यद् अग्निर्यद्यदग्निरग्निर्यत्पशशीरुषाणि पशुशीरुषाणि यदग्निरग्निर्यत्पशशीरुषाणि यत्पशशीरुषाणि पशुशीरुषाणि यद्यत्पशुशीरुषाणि यञ्यम् पशुशीरुषाणि यद्यत्पशुशीरुषाणियम् पशुशीरुषाणि यञ्यम् पशुशीरुषाणि पशुशीरुषाणियम् कामयेत कामयेत यम् पशुशीरुषाणि पशुशीरुषाणियम् कामयेत पशुशीरुषाणीति पशुशीरुषाणि यम् कामयेत कामयेत यञ्जम् कामयेत कनीयः कनीयः कामयेत यञ्जम् कामयेत कनीयः कामयेत कनीयः कनीयः कामयेत कामयेत कनीयोऽस्यास्य कनीयः कामयेत कामयेत कनीयोऽस्य कनीयोऽस्यास्य कनीयः कनीयोऽस्यान्नमन्नमस्य कनीयः कनीयोऽस्यान्नम् अस्यान्नमन्नमस्यास्यान्नग्रस्यात्स्यादन्नमस्यास्यान्नग्रस्यात् अन्नग्र स्यात् स्यादन्नमन्नग्र स्यादिदेत स्यादन्नमन्नग्र स्यादिति स्यादिदेत स्यात् स्यादिति सन्तरागुमसन्तरामिति स्यात् स्यादिति सन्तराम् इति सन्तरागुमसन्तरामिति सन्तरान्तस्य तस्य सन्तरामिति सन्तरान्तस्य सन्तरान्तस्य तस्य सन्तरागुमसन्तरान्तस्य पशुशीरुषाणि पशुशीरुषाणि तस्य सन्तरागुमसन्तरान्तस्य पशुशीरुषाणि सन्तरामिति सन्तराम् तस्य पशुशीरुषाणि पशुशीरुषाणि तस्य तस्य पशुशीरुषाण्युपाप पशुशीरुषाणि तस्य तस्य पशुशीरुषाण्युप पशुशीरुषाण्युपाप पशुशीरुषाणि पशुशीरुषाण्युपदध्याद्दध्यादुप पशुशीरुषाणि पशुशीरुषाण्युपदध्याद् पशुशीरुषाणीति पशुशीरुषाणि उपदध्यात्तध्यादृपोपदध्यात्कनीयः कनीयोदध्यादुपोपदध्यात्कनीयः दध्यात्कनीयः कनीयो दध्यात्कनीय एवैव कनीयो दध्यात्कनीय एव कनीय एवैव कनीयः कनीय एवास्यास्यैव कनीयः कनीय एवास्य एवास्यास्यैवैवास्यान्नमन्नमस्यैवैवास्यान्नम् अस्यान्नमन्नमस्यास्यान्नम् भवति भवत्यन्नमस्यास्यान्नम् भवति अन्नम् भवति भवत्यन्नमन्नम् भवति यञ्जम् भवत्यन्नमन्नम् भवति यम् भवति यञ्जम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेत समावत् समावत् कामयेत यञ्जम् कामयेत समावत् कामयेत समावत् समावत् कामयेत कामयेत समावदस्यास्य समावत् कामयेत कामयेत समावदस्य समावदस्यास्य समावत् समावदस्यान्नमन्नवस्य समावत् समावदस्यान्नम् अस्यान्नमन्नमस्यास्यान्नग्रस्यात्स्यादन्नमस्यास्यान्नग्रस्यादन्नग्रस्यात्स्यादन्नमन्नग्रस्यादिदेति स्यादिदेति स्यादिति मध्यतो मध्यदैति स्यात् स्यादिति मध्यतः इति मध्यतो मध्यदैति मध्यतस्तस्य तस्य मध्यदैति मध्यतस्तस्य मध्यतस्तस्य तस्य मध्यतो मध्यतस्तस्योपोपदस्य मध्यतो मध्यतस्तस्योप तस्योपोपदस्य तस्योपदध्याद्दध्यादुपदस्य तस्योपदध्याद् अपदध्याद्दध्यादुपोपदध्यात् समावत् समावत्तध्यादुपोपदध्यात् समावत् दध्यात् समावत् समावत्तध्याद्दध्यात् समावदेवैव समावत्तध्याद्दध्यात् समावदेव समावदेवैव समावत् समावदेवास्यास्यैव समावत् समावदेवास्य देवास्यास्यैवैवास्यान्नमन्नमस्यैवैवास्यान्नम् अस्यान्नमन्नमस्यास्यान्नम् भवति भवत्यन्नमस्यास्यान्नम् भवति अन्नम् भवति भवत्यन्नमन्नम् भवति यञ्जम् भवत्यन्नमन्नम् भवति यम् भवति यञ्जम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेत भूयो भूयः कामयेत यञ्जम् कामयेत भूयः कामयेत भूयो भूयः कामयेत कामयेत भूयोऽस्यास्य भूयः कामयेत कामयेत भूयोऽस्य भूयोऽस्यास्य भूयो भूयोऽस्यान्नमन्नवस्य भूयो भूयोऽस्यान्नम् अस्यान्नमन्नवस्यास्यान्नग्स्यात्स्यादन्नवस्यास्यान्नग्स्यात् अन्नग्स्यात्स्यादन्नमन्नग्स्यादिदीदस्यादन्नमन्नग्स्यादिति स्यादिदीदस्यात्स्यादित्यन्तेष्वन्तेष्विदस्यात्स्यादित्यन्तेषु इत्यन्तेष्वन्तेष्विदीत्यन्तेषु तस्यलस्यान्तेष्विदीत्यन्तेषु तस्य अन्येषु तस्यलस्यान्तेष्वन्तेषु तस्य व्युदोह्यव्युदोह्य तस्यान्तेष्वन्तेषु तस्य व्युदोह्य तस्य व्युदोह्यव्युदोह्य तस्य व्युदोह्योपव्युदोह्यदस्य तस्य व्युदोह्योप युदोह्योपव्युदोह्यव्युदोह्योपदध्याद्दध्यादुपव्युदोह्यव्युदोह्योपदध्यात् युदोह्येति वि उदोह्या उपदध्याद्दध्यादुपापदध्यादन्ततोऽन्ततो दध्यादुपापदध्यादन्ततः दध्यादन्ततोऽन्ततो दध्याद्दध्यादन्तत एवैवान्ततो दध्याद्दध्यादन्तत एव अन्तत एवैवान्ततोऽन्तत एवास्मास्मा एवान्ततोऽन्तत एवास्मै एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अन्नमवावान्नमस्मास्मान्नमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे भूयो भूयो रुन्धे वावरुन्धे भूयः रुन्धे भूयो भूयो रुन्धे रुन्धे भूयोऽस्यास्य भूयो रुन्धे रुन्धे भूयोऽस्य भूयोऽस्यास्य भूयो भूयोऽस्यान्नमन्नमस्य भूयो भूयोऽस्यान्नम् अस्यान्नमन्नमस्यास्यान्नम् भवति भवत्यन्नमस्यास्यान्नम् भवति अन्नम् भवति भवत्यन्नमन्नम् भवति भवतीति भवति स्थेगान्दग्ष्ट्राभ्यान्दग्ष्ट्राभ्यागुस्थेगान्स्थेगान्दग्ष्ट्राभ्याम् मण्डूकान् मण्डूकान्दग्ष्ट्राभ्यागुस्थेगान्स्थेगान्दग्ष्ट्राभ्याम् मण्डूकान् दग्ष्ट्राभ्याम् मण्डूकान् मण्डूकान्दग्ष्ट्राभ्यान्दग्ष्ट्राभ्याम् मण्डूकान्यम्भ्येभिर्मण्डूकान्दग्ष्ट्राभ्यान्दग्ष्ट्राभ्याम् मण्डूकान्यम्भ्येभिर्मण्डूकान् मण्डूकान्यम्भ्येभिरादकामादकान्यम्भ्येभिर्मण्डूकान् मण्डूकान्यम्भ्येभिरादकान् जम्भ्येभिरादकामादकाञ्जम्भ्येभिर्जम्भ्येभिरादकान् खादेन खादेनादकाञ्जम्भ्येभिर्जम्भ्येभिरादकान् खादेन आदकान् खादेन खादेनादकामादकान् खादेनोर्जमोर्जम् खादेनादकामादकान् खादेनोर्जम् खादेनोर्जमोर्जम् खादेन खादेनोर्जगोंसगोंसूदेन सगोंसूदेनोर्जम् खादेन खादेनोर्जगोंसगोंसूदेन ऊर्जगोंसगोंसूदेन सगोंसूदेनोर्जमोर्जगोंसगोंसूदेनारण्यमरण्यगोंसगोंसूदेनोर्जमोर्जगोंसगोंसूदेनारण्यम् सगोंसूदेनारण्यमरण्यगोंसगोंसूदेनसगोंसूदेनारण्यञ्जाम्बीलेन जाम्बीलेनारण्यगोंसगोंसूदेन सगोंसूदेनारण्यञ्जाम्बीलेन सगोंसूदेनेति संसूदेन अरण्यञ्जाम्बीलेन जाम्बीलेनारण्यमरण्यञ्जाम्बीलेन मृदम् मृदञ्जाम्बीलेनारण्यमरण्यञ्जाम्बीलेन मृदम् जाम्बीलेन मृदम् मृदञ्जाम्बीलेन जाम्बीलेन मृदम् पर्श्वेभिर्पर्श्वेभिर्मृदञ्जाम्बीलेन जाम्बीलेन मृदम् पर्श्वेभिर्मृदम् पर्श्वेभिर्पर्श्वेभिर्मृदम् मृदम् पर्श्वेभिश्शर्कराभिश्शर्कराभिर्पर्श्वेभिर्मृदम् मृदम् पर्श्वेभिश्शर्कराभि परश्वेभिश्शर्कराभिश्शर्कराभिर्परश्वेभिश्शर्कराभिरवकामवकामोशर्कराभिर्परश्वेभिर्परश्वेभिश्शर्कराभिरवकाम् अवकाभिश्शर्करामवकाभिरवकाभिश्शर्करामुत्सादेनोत्सादेन शर्करामवकाभिरवकाभिश्शर्करामुत्सादेन शर्करामुत्सादेनोत्सादेन शर्करागोशर्करामुत्सादेन जिह्वान्जिह्वामुत्सादेन शर्करागोशर्करामुत्सादेन जिह्वाम् जिह्वामुत्सादेनोत्सादेन जिह्वामवक्रन्देनावक्रन्देन जिह्वामुत्सादेनोत्सादेन जिह्वामवक्रन्देन स्वादेनेत्युदो स्वादेन जिह्वामवक्रन्देनावक्रन्देन जिह्वान् जिह्वामवक्रन्देन तालुम् तालुमवक्रन्देन जिह्वान् जिह्वामवक्रन्देन तालुम् अवक्रन्देन तालुम् तालुमवक्रन्देनावक्रन्देन तालुगुं सरस्वती गुं सरस्वतीम् तालुमवक्रन्देनावक्रन्देन तालुगुं सरस्वतीम् अवक्रन्देनेत्यवाक्रन्देन तालुगुं सरस्वती गुं सरस्वतीम् तालुम् तालुगुं सरस्वतीम् जिह्वाग्रेण जिह्वाग्रेण सरस्वतीम् तालुम् तालुगुं सरस्वतीम् जिह्वाग्रेण सरस्वतीम् जिह्वाग्रेण जिह्वाग्रेण सरस्वती गुं सरस्वतीम् जिह्वाग्रेण जिह्वाग्रेणेति जिह्वाग्रेण वाजगोहनोऽभ्यागोहनोऽभ्याम् वाजम् वाजगोहनोऽभ्यामपोपोहनोऽभ्याम् वाजम् वाजगोहनोऽभ्यामपः हनोऽभ्यामपोपोहनोऽभ्यागोहनोऽभ्यामप आस्येनास्येनापोहनोऽभ्यागोहनोऽभ्यामप आस्येन हनोऽभ्यामिति हनोऽभ्याम् अप आस्येनास्येनापोप आस्येनादित्यानादित्यानास्येनापोप आस्येनादित्यान् आस्येनादित्यानादित्यानास्येनास्येनादित्यान् श्मश्रुभिश्मश्रुभिरादित्यानास्येनास्येनादित्यान् श्मश्रुभिः आदित्यान् श्मश्रुभिश्मश्रुभिरादित्यानादित्यान् श्मश्रुभिरुपयामुपयामग्रुश्मश्रुभिरादित्यानादित्यान् श्मश्रुभिरुपयामम् श्मश्रुभिरुपयाममुपयामग्रुश्मश्रुभिश्मश्रुभिरुपयाममधरेणाधरेणोपयामग्रुश्मश्रुभिश्मश्रुभिरुपयाममधरेण श्मश्रुभिरिदिश्मश्रुभिः उपयाममधरेणाधरेणोपयामुमुपयाममधरेणोष्ठेनोष्ठेनाधरेणोपयामुमुपयाममधरेणोष्ठेन उपयाममित्युपायामम् अधरेणोष्ठेनोष्ठेनाधरेणाधरेणोष्ठेन सत्सदोष्ठेनाधरेणाधरेणाधरेणोष्ठेन सद् ओष्ठेन सत्सदोष्ठेनोष्ठेन सदुत्तरेणोत्तरेण सदोष्ठेनोष्ठेन सदुत्तरेण सदुत्तरेणोत्तरेण सत्सदुत्तरेणान्तरेणान्तरेणोत्तरेण सत्सदुत्तरेणान्तरेण उत्तरेणान्तरेणान्तरेणोत्तरेणोत्तरेणान्तरेणानोकाशमनोकाशमन्तरेणोत्तरेणोत्तरेणान्तरेणानोकाशम् उत्तरेणेत्युदरेणान्तरेणानोकाशमनोकाशमन्तरेणान्तरेणानोकाशम् प्रकाशेन प्रकाशेनानोकाशमन्तरेणान्तरेणानोकाशम् प्रकाशेन अनुकाशम् प्रकाशेन प्रकाशेनानोकाशमनोकाशम् प्रकाशेन बाह्यम् बाह्यम् प्रकाशेनानोकाशमनोकाशम् प्रकाशेन बाह्यम् अनुकाशेनेत्यनुकाशेन प्रकाशेन बाह्यम् बाह्यम् प्रकाशेन प्रकाशेन बाह्यग्रस्तनयत्नग्रस्तनयत्नम् बाह्यम् प्रकाशेन प्रकाशेन बाह्यग्रस्तनयत्नम् प्रकाशेनेति प्रकाशेन बाह्यग्रस्तनयत्नग्रस्तनयत्नम् बाह्यम् बाह्यग्रस्तनयत्नम् निर्बाधेन निर्बाधेन स्तनयत्नम् बाह्यम् बाह्यग्रस्तनयत्नम् निर्बाधेन स्तनयत्नम् निर्बाधेन निर्बाधेन स्तनयत्नग्रस्तनयत्नम् निर्बाधेन सूर्याग्ने सूर्याग्ने निर्बाधेन स्तनयत्नग्रस्तनयत्नम् निर्बाधेन सूर्याग्ने निर्बाधेन सूर्याग्ने सूर्याग्ने निर्बाधेन निर्बाधेन सूर्याग्ने चक्षुभ्याम् चक्षुभ्यागुम् सूर्याग्ने निर्बाधेन निर्बाधेन सूर्याग्ने चक्षुभ्याम् निर्बाधेनेति बाधेन सूर्याग्ने चक्षुभ्याम् चक्षुभ्यागुम् सूर्याग्ने सूर्याग्ने चक्षुभ्याम् विद्युतो विद्युतो चक्षुभ्यागुम् सूर्याग्ने सूर्याग्ने चक्षुभ्याम् विद्युतौ सूर्याग्ने इति सूर्या अग्नि चक्षुभ्याम् विद्युतो विद्युतो चक्षुभ्याम् चक्षुभ्याम् विद्युतो कनानकाभ्याम् कनानकाभ्याम् विद्युतो चक्षुभ्याम् चक्षुभ्याम् विद्युतो कनानकाभ्याम् चक्षुर्भ्यामिति चक्षुर्भ्याम् विद्युतो कनानकाभ्याम् कनानकाभ्याम् विद्युतो विद्युतो कनानकाभ्याम् अशनि मशनिम् कनानकाभ्याम् विद्युतो विद्युतो कनानकाभ्यामशिन् विद्युतादिति विद्युतौ कनानकाभ्यामशनि मशनिम् कनानकाभ्याम् कनानकाभ्यामशनिम् मस्तिष्केण मस्तिष्केण अशनिम् कनानकाभ्याम् कनानकाभ्यामशनिम् मस्तिष्केण अशनिम् मस्तिष्केण मस्तिष्केण अशनि मशनिम् मस्तिष्केण बलम् बलम् मस्तिष्केण अशनि मशनिम् मस्तिष्केण बलम् मस्तिष्केण बलम् बलम् मस्तिष्केण मस्तिष्केण बलम् मज्जभिर्मज्जभिर्बलम् मस्तिष्केण मस्तिष्केण बलम् मज्जभिः बलम् मज्जभिर्मज्जभिर्बलम् बलम् मज्जभिः मज्जभिरिति मज्जाभिः कूर्माञ्छभैश्चभैः कूर्मान् कूर्माञ्छभैरच्छलाभिरच्छलाभिश्चभैः कूर्मान् कूर्माञ्छभैरच्छलाभिः शभैरच्छलाभिरच्छलाभिश्चभैश्चभैरच्छलाभिकविञ्जलान् कविञ्जलानच्छलाभिश्चभैश्चभैरच्छलाभिकविञ्जलान् अच्छलाभिकविञ्जलान् कविञ्जलानच्छलाभिरच्छलाभिकविञ्जलान् साम साम कविञ्जलानच्छलाभिरच्छलाभिकविञ्जलान् साम कविञ्जलान् साम साम कविञ्जलान् कविञ्जलान् साम कुष्ठिगाभिकुष्ठिगाभिस्साम कविञ्जलान् कविञ्जलान् साम कुष्ठिगाभिः साम कुष्ठिगाभिकुष्ठिगाभिस्साम साम कुष्ठिगाभिर्जवन् जवन् कुष्ठिगाभिस्साम साम कुष्ठिगाभिर्जवम् कुष्ठिगाभिर्जवन् जवन् कुष्ठिगाभिकुष्ठिगाभिर्जवन् जङ्घाभिर्जङ्घाभिर्जवन् कुष्ठिगाभिकुष्ठिगाभिर्जवन् जङ्घाभिः जवञ्जङ्घाभिर्जङ्घाभिर्जवन् जवन् जङ्घाभिरगदमगदम् जङ्घाभिर्जवन् जवन् जङ्घाभिरगदम् जङ्घाभिरगदमगदम् जङ्घाभिर्जङ्घाभिरगदम् जानुभ्याम् जानुभ्यामगदम् जङ्घाभिर्जङ्घाभिरगदम् जानुभ्याम् अगदञ्जानुभ्याम् जानुभ्यामगदमगदम् जानुभ्याम् वीर्यम् वीर्यम् जानुभ्यामगदमगदम् जानुभ्याम् वीर्यम् जानुभ्याम् वीर्यम् वीर्यम् जानुभ्याम् जानुभ्याम् वीर्यम् गुहाभ्याम् गुहाभ्याम् वीर्यम् जानुभ्याम् जानुभ्याम् वीर्यम् गुहाभ्याम् जानुभ्यामिति जानुभ्याम् वीर्यम् गुहाभ्याम् गुहाभ्याम् वीर्यम् वीर्यम् गुहाभ्याम् भयम् भयम् गुहाभ्याम् वीर्यम् वीर्यम् गुहाभ्याम् भयम् गुहाभ्याम् भयम् भयम् गुहाभ्याम् गुहाभ्याम् भयम् प्रचालाभ्याम् प्रचालाभ्याम् भयम् गुहाभ्याम् गुहाभ्याम् भयम् प्रचालाभ्याम् भयम् प्रचालाभ्याम् प्रचालाभ्याम् भयम् भयम् प्रचालाभ्याम् गुहा गुहा प्रचालाभ्याम् भयम् भयम् प्रचालाभ्याम् गुहा प्रचालाभ्याम् गुहा गुहा प्रचालाभ्याम् प्रचालाभ्याम् गुहोपपक्षाभ्यामुपपक्षाभ्याम् गुहा प्रचालाभ्याम् प्रचालाभ्याम् गुहोपपक्षाभ्याम् प्रचालाभ्यामिति प्रचालाभ्याम् गुहोपपक्षाभ्यामुपपक्षाभ्याम् गुहा गुहोपपक्षाभ्यामश्विनावश्विनामुपपक्षाभ्याम् गुहा गुहोपपक्षाभ्यामश्विनौ उपपक्षाभ्यामश्विनावश्विनामुपपक्षाभ्यामुपपक्षाभ्यामश्विनापुंसाभ्यामपुंसाभ्यामश्विनापुपपक्षाभ्यामुपपक्षाभ्यामश्विनापुंसाभ्याम् उपपक्षाभ्यामित्युपपक्षाभ्याम् प्रकाशेन सङ्क्रोशानिति सङ्क्रोशान् प्राणैः प्रकाशेन प्रकाशेन प्राणैः प्राणैः प्रकाशेन त्वचम् त्वचम् प्रकाशेन प्राणैः प्राणैः प्रकाशेन त्वचम् प्राणैरिति प्रा अनैः प्रकाशेन त्वचम् त्वचम् प्रकाशेन प्रकाशेन त्वचम् पराकाशेन पराकाशेन त्वचम् प्रकाशेन प्रकाशेन त्वचम् पराकाशेन प्रकाशेनेति प्राकाशेन त्वचम् पराकाशेन पराकाशेन त्वचम् त्वचम् पराकाशेनान्तरामन्तराम् पराकाशेन त्वचम् त्वचम् पराकाशेनान्तराम् प्रकाशेनान्तरामन्तराम् पराकाशेन पराकाशेनान्तराम् मशकान् मशकानन्तराम् पराकाशेन पराकाशेनान्तराम् मशकान् पराकाशेनेति पराकाशेन अन्तराम् मशकान् मशकानन्तरामन्तराम् मशकान् केशैः केशैर्मशकानन्तरामन्तराम् मशकान् केशैः मशकान् केशैः केशैर्मशकान् मशकान् केशैरिन्द्रमिन्द्रम् केशैर्मशकान् मशकान् केशैरिन्द्रम् केशैरिन्द्रमिन्द्रम् केशैः केशैरिन्द्रग्स्वपसा स्वपसेन्द्रम् केशैः केशैरिन्द्रग्स्वपसा इन्द्रग्स्वपसा स्वपसेन्द्रमिन्द्रग्स्वपसावहेन वहेन स्वपसेन्द्रमिन्द्रग्स्वपसावहेन स्वपसावहेन वहेन स्वपसा स्वपसावहेन बृहस्पतिम् बृहस्पतिम् वहेन स्वपसा स्वपसावहेन बृहस्पतिम् स्वपसेति सो अपसा वहेन बृहस्पतिम् बृहस्पतिम् वहेन वहेन बृहस्पतिगो शकुनिसादेन शकुनिसादेन बृहस्पतिम् वहेन वहेन बृहस्पतिगो शकुनिसादेन बृहस्पतिगोशकनिसादेन शकुनिसादेन बृहस्पतिम् बृहस्पतिगोशकनिसादेन रथगोरथगोशकनिसादेन बृहस्पतिम् बृहस्पतिगोशकनिसादेन रथम् शकुनिसादेन रथगोरथगोशकनिसादेन शकुनिसादेन रथमुष्णिहाभिरुष्णिहाभिरथगोशकनिसादेन रथमुष्णिहाभिः शकुनिसादेनेति शकुनि सादेन रथमुष्णिहाभिरुष्णिहाभिरथगोरथमुष्णिहाभिः वृष्णिहाभिरुच्युष्णिहाभिः मित्रावरुणोश्रवणेभ्यादुश्रवणेभ्याम् मित्रावरुणो मित्रावरुणोश्रवणेभ्यामिन्द्राग्नी इन्द्राग्नीश्रवणेभ्याम् मित्रावरुणो मित्रावरुणोश्रवणेभ्यामिन्द्राग्नी मित्रावरुणाविधि मित्रावरुणो श्रवणेभ्यामिन्द्राग्नी इन्द्राग्नीश्रवणेभ्यागुश्रवणेभ्यामिन्द्राग्नी सुखण्डाभ्यागोषखण्डाभ्यामिन्द्राग्नी श्रवणेभ्यागुश्रवणेभ्यामिन्द्राग्नी सुखण्डाभ्याम् श्रवणेभ्यामिति श्रवणेभ्याम् इन्द्राग्नी सुखण्डाभ्यागोषखण्डाभ्यामिन्द्राग्नी इन्द्राग्नी सुखण्डाभ्यामिन्द्रा बृहस्पति इन्द्रा बृहस्पति सुखण्डाभ्यामिन्द्राग्नी इन्द्राग्नी सुखण्डाभ्यामिन्द्रा बृहस्पति इन्द्राग्नी इति इन्द्रा अग्नि सुखण्डाभ्यामिन्द्रा बृहस्पति इन्द्रा बृहस्पति सुखण्डाभ्यागोषखण्डाभ्यामिन्द्रा बृहस्पति ऊरुभ्यामोरुभ्यामिन्द्रा बृहस्पति सुखण्डाभ्यागोषखण्डाभ्यामिन्द्रा बृहस्पति ऊरुभ्याम् इन्द्रा बृहस्पति ऊरुभ्यामोरुभ्यामिन्द्रा बृहस्पति इन्द्रा बृहस्पति ऊरुभ्यामिन्द्रा विष्णु इन्द्रा विष्णु ऊरुभ्यामिन्द्रा बृहस्पति इन्द्रा बृहस्पति ऊरुभ्यामिन्द्रा विष्णु इन्द्रा बृहस्पति इन्द्रा बृहस्पति ऊरुभ्यामिन्द्रा विष्णु इन्द्रा विष्णु ऊरुभ्यामोरुभ्यामिन्द्रा विष्णु अष्ठेवध्यामष्ठेवध्यामिन्द्रा विष्णु ऊरुभ्यामोरुभ्यामिन्द्रा विष्णु अष्ठेवध्याम् ऊरुभ्यामित्योरुभ्याम् इन्द्रा विष्णु अष्ठेवध्यामष्ठेवध्यामिन्द्रा विष्णु इन्द्रा विष्णु अष्ठेवध्यागो सवितारगो सवितारमष्ठेवध्यामिन्द्रा विष्णु इन्द्रा विष्णु अष्ठेवध्यागो सवितारम् इन्द्रा विष्णु इन्द्रा विष्णु अष्ठेवध्यागो सवितारगो सवितारमष्ठेवध्यामष्ठेवध्यागो सवितारम् पुच्छेन पुच्छेन सवितारमष्ठेवध्यामष्ठेवध्यागो सवितारम् पुच्छेन अष्ठेवध्यामित्यष्ठेवदभ्याम् सवितारम् पुच्छेन पुच्छेन सवितारको सवितारम् पुच्छेन गन्धर्वान् गन्धर्वान् पुच्छेन सवितारको सवितारम् पुच्छेन गन्धर्वान् पुच्छेन गन्धर्वान् गन्धर्वान् पुच्छेन पुच्छेन गन्धर्वान् क्षेपेन क्षेपेन गन्धर्वान् पुच्छेन पुच्छेन गन्धर्वान् क्षेपेन गन्धर्वान् क्षेपेन क्षेपेन गन्धर्वान् गन्धर्वान् क्षेपेण अप्सरसो अप्सरसः क्षेपेण गन्धर्वान् गन्धर्वान् क्षेपेण अप्सरसः शेपेनाप्सरसोऽप्सरसश्येपेन शेपेनाप्सरसो मुष्काभ्याम् मुष्काभ्यामप्सरसश्येपेन शेपेनाप्सरसो मुष्काभ्याम् अप्सरसो मुष्काभ्याम् मुष्काभ्यामप्सरसोऽप्सरसो मुष्काभ्याम् पवमानम् पवमानम् मुष्काभ्यामप्सरसोऽप्सरसो मुष्काभ्याम् पवमानम् मुष्काभ्याम् पवमानम् पवमानम् मुष्काभ्याम् मुष्काभ्याम् पवमानम् पायुना पायुना पवमानम् मुष्काभ्याम् मुष्काभ्याम् पवमानम् पायुना पवमानम् पायुना पायुना पवमानम् पवमानम् पायुना पवित्रम् पवित्रम् पायुना पवमानम् पवमानम् पायुना पवित्रम् पायुना पवित्रम् पवित्रम् पायुना पायुना पवित्रम् पोत्राभ्याम् पोत्राभ्याम् पवित्रम् पायुना पायुना पवित्रम् पोत्राभ्याम् पवित्रम् पोत्राभ्याम् पोत्राभ्याम् पवित्रम् पवित्रम् पोत्राभ्यामाक्रमणमाक्रमणम् पोत्राभ्याम् पवित्रम् पवित्रम् पोत्राभ्यामाक्रमणम् पोत्राभ्यामाक्रमणमाक्रमणम् पोत्राभ्याम् पोत्राभ्यामाक्रमणगुस्थोराभ्यागुस्थोराभ्यामाक्रमणम् पोत्राभ्याम् पोत्राभ्यामाक्रमणगुस्थोराभ्याम् आक्रमणगुस्थोराभ्यागुस्थोराभ्यामाक्रमणमाक्रमणगुस्थोराभ्याम् प्रतिक्रमणम् प्रतिक्रमणगुस्थोराभ्यामाक्रमणमाक्रमणगुस्थोराभ्याम् प्रतिक्रमणम् आक्रमणमित्याक्रमणम् स्थोराभ्याम् प्रतिक्रमणम् प्रतिक्रमणगुस्थोराभ्यागुस्थोराभ्याम् प्रतिक्रमणम् कुष्ठाभ्याम् कुष्ठाभ्याम् प्रतिक्रमणगुस्थोराभ्यागुस्थोराभ्याम् प्रतिक्रमणम् कुष्ठाभ्याम् प्रतिक्रमणम् कुष्ठाभ्याम् कुष्ठाभ्याम् प्रतिक्रमणम् प्रतिक्रमणम् कुष्ठाभ्याम् प्रतिक्रमणमिति प्रतिक्रमणम् कुष्ठाभ्यामिति कुष्ठाभ्याम् इन्द्रस्य क्रोडः क्रोड इन्द्रस्येन्द्रस्य क्रोडोदित्यादित्यै क्रोड इन्द्रस्येन्द्रस्य क्रोडोदित्यै क्रोडोदित्यादित्यै क्रोडः क्रोडोदित्यै बाजस्यम् बाजस्यमदित्यै क्रोडः क्रोडोदित्यै बाजस्यम् अदित्ये बाजस्यम् बाजस्यमदित्यादित्ये बाजस्यम् दिशाम् दिशाम् बाजस्यमदित्यादित्ये बाजस्यम् दिशाम् बाजस्यम् दिशाम् दिशाम् बाजस्यम् बाजस्यम् दिशाम् जत्रवो जत्रवो दिशाम् बाजस्यम् बाजस्यम् दिशाम् जत्रवः दिशाम् जत्रवो जत्रवो दिशाम् दिशाम् जत्रवो जीमूताम् जीमूताम् जत्रवो दिशाम् दिशाम् जत्रवो जीमूताम् जत्रवो जीमूताम् जीमूताम् जत्रवो जत्रवो जीमूताम् हृदयोपशाभ्यागो हृदयोपशाभ्याम् जीमूताम् जत्रवो जत्रवो जीमूताम् हृदयोपशाभ्याम् जीमूताम् हृदयोपशाभ्यागो हृदयोपशाभ्याम् जीमूताम् जीमूताम् हृदयोपशाभ्यामन्तरिक्षमन्तरिक्षगो हृदयोपशाभ्याम् जीमूताम् जीमूताम् हृदयोपशाभ्यामन्तरिक्षम् हृदयोपशाभ्यामन्तरिक्षमन्तरिक्षगो हृदयोपशाभ्यागो हृदयोपशाभ्यामन्तरिक्षम् पुरितता पुरितदान्तरिक्षगो हृदयोपशाभ्यागो हृदयोपशाभ्यामन्तरिक्षम् पुरितता हृदयोपशाभ्यामिति हृदया औपशाभ्याम् अन्तरिक्षम् पुरितता पुरितदान्तरिक्षमन्तरिक्षम् पुरितदानभोनभः पुरितदान्तरिक्षमन्तरिक्षम् पुरितदानभः पुरितदानभोनभः पुरितता पुरितदानभ उदर्येणोदर्येण नभ पुरितता पुरितदानभ उदर्येण नभ उदर्येणोदर्येण नभोनभ उदर्येणेन्द्राणीमिन्द्राणीमुदर्येण नभोनभ उदर्येणेन्द्राणीम् उदर्येणेन्द्राणीमिन्द्राणीमुदर्येणोदर्येणेन्द्राणीम् प्लीह्ना प्लीह्नेन्द्राणीमुदर्येणोदर्येणेन्द्राणीम् प्लीह्ना इन्द्राणीम् प्लीह्ना प्लीह्नेन्द्राणीमिन्द्राणीम् प्लीह्ना वल्मीकान् वल्मीकान् प्लीह्नेन्द्राणीमिन्द्राणीम् प्लीह्ना वल्मीकान् प्लीह्ना वल्मीकान् वल्मीकान् प्लीह्ना प्लीह्ना वल्मीकान् क्लोम्ना क्लोम्ना वल्मीकान् प्लीह्ना प्लीह्ना वल्मीकान् क्लोम्ना वल्मीकान् क्लोम्ना क्लोम्ना वल्मीकान् वल्मीकान् क्लोम्ना गिरीन् गिरीन् क्लोम्ना वल्मीकान् वल्मीकान् क्लोम्ना गिरीन् क्लोम्ना गिरीन् गिरीन् क्लोम्ना क्लोम्ना गिरीन् प्लाशुभिः प्लाशुभिः गिरीन् क्लोम्ना क्लोम्ना गिरीन् प्लाशुभिः गिरीन् प्लाशुभिः प्लाशुभिः गिरीन् गिरीन् प्लाशुभिः समुद्रगो समुद्रम् प्लाशुभिः गिरीन् गिरीन् प्लाशुभिः समुद्रम् प्लाशुभिः समुद्रगो समुद्रम् प्लाशुभिः प्लाशुभिः समुद्रमदरेणोदरेण समुद्रम् प्लाशुभिः प्लाशुभिः समुद्रमदरेण प्लाशिभिरिति प्लाशीभिः समुद्र उदरेण उदरेण समुद्रको समुद्र उदरेण वैश्वानरम् वैश्वानरम् उदरेण समुद्रको समुद्र उदरेण वैश्वानरम् उदरेण वैश्वानरम् वैश्वानरमुदरेणोदरेण वैश्वानरम् भस्मना भस्मना वैश्वानरमुदरेणोदरेण वैश्वानरम् भस्मना वैश्वानरम् भस्मना भस्मना वैश्वानरम् वैश्वानरम् भस्मना भस्मने भस्मना पोष्णवनिष्ठर्वनिष्ठपोष्णः पोष्णवनिष्ठरम् धाहेरम् धाहेर्वनिष्ठपोष्णः पोष्णवनिष्ठरम् धाहेः वनिष्ठरम् धाहेरम् धाहेर्वनिष्ठर्वनिष्ठरम् धाहे स्थूरगुदा स्थूरगुदाम् धाहेर्वनिष्ठर्वनिष्ठरम् धाहे स्थूरगुदा अन्धाहे स्थूरगुदा स्थूरगुदाम् धाहेरम् धाहे स्थूरगुदा सर्पान् सर्पान् स्थूरगुदाम् धाहेरम् धाहे स्थूरगुदा सर्पान् अन्धाहेत्यन्ध अहेः स्थूरगुदा सर्पान् सर्पान् स्थूरगुदा स्थूरगुदा सर्पान् गुदाभिर्गुदाभिः सर्पान् स्थूरगुदा स्थूरगुदा सर्पान् गुदाभिः स्थूरगुदेतिस्थूरागुदा सर्पान्गुदाभिर्गुदाभिः सर्पान् सर्पान्गुदाभिर्हृतोन् ऋतोन्गुदाभिः सर्पान् सर्पान्गुदाभिर्हृतोन् गुदाभिर्हृतोन् ऋतोन्गुदाभिर्गुदाभिर्हृतोन् पृष्टिभिः पृष्टिभिर्हृतोन् गुदाभिर्गुदाभिर्हृतोन् पृष्टिभिः ऋतोन् पृष्टिभिः पृष्टिभिर्हृतोन् ऋतोन् पृष्टिभिर्दिवन्दिवम् पृष्टिभिर्हृतोन् ऋतोन् पृष्टिभिर्दिवम् पृष्टिभिर्दिवन्दिवम् पृष्टिभिः पृष्टिभिर्दिवम् पृष्ठेन पृष्ठेन दिवम् पृष्टिभिः पृष्टिभिर्दिवम् पृष्ठेन पृष्टिभिः पृष्टिभिः दिवम् पृष्ठेन पृष्ठेन दिवम् दिवम् पृष्ठेन वसूनाम् वसूनाम् पृष्ठेन दिवम् दिवम् पृष्ठेन वसूनाम् पृष्ठेन वसूनाम् वसूनाम् पृष्ठेन पृष्ठेन वसूनाम् प्रथमा प्रथमा वसूनाम् पृष्ठेन पृष्ठेन वसूनाम् प्रथमा वसूनाम् प्रथमा प्रथमा वसूनाम् वसूनाम् प्रथमाकीकसाकीकसा प्रथमा वसूनाम् वसूनाम् प्रथमाकीकसा प्रथमाकीकसाकीकसा प्रथमा प्रथमाकीकसा रुद्राणागो रुद्राणाम् कीकसा प्रथमा प्रथमाकीकसा रुद्राणाम् कीकसा रुद्राणागो रुद्राणाम् कीकसाकीकसा रुद्राणाम् द्वितीया द्वितीया रुद्राणाम् कीकसाकीकसा रुद्राणाम् द्वितीया रुद्राणाम् द्वितीया द्वितीया रुद्राणागो रुद्राणाम् द्वितीयादित्यानामादित्यानाम् द्वितीया रुद्राणागो रुद्राणाम् द्वितीयादित्यानाम् द्वितीयादित्यानामादित्यानाम् द्वितीया द्वितीयादित्यानाम् तृतीया तृतीयादित्यानाम् द्वितीया द्वितीयादित्यानाम् तृतीया आदित्यानाम् तृतीया तृतीयादित्यानामादित्यानाम् तृतीयाङ्गिरसामङ्गिरसाम् तृतीयादित्यानामादित्यानाम् तृतीयाङ्गिरसाम् तृतीयाङ्गिरसामञ्जिरसाम् तृतीया तृतीयाङ्गिरसाम् चतुर्थी चतुर्थ्यञ्जिरसाम् तृतीया तृतीयाङ्गिरसाम् चतुर्थी अङ्गिरसाम् चतुर्थी चतुर्थ्यञ्जिरसामञ्जिरसाम् चतुर्थी साध्यानागो साध्यानाम् चतुर्थ्यञ्जिरसामञ्जिरसाम् चतुर्थी साध्यानाम् चतुर्थी साध्यानागो साध्यानाम् चतुर्थी चतुर्थी साध्यानाम् पञ्चमी पञ्चमी साध्यानाम् चतुर्थी चतुर्थी साध्यानाम् पञ्चमी साध्यानाम् पञ्चमी पञ्चमी साध्यानागो साध्यानाम् पञ्चमी विश्वेषाम् विश्वेषाम् पञ्चमी साध्यानागो साध्यानाम् पञ्चमी विश्वेषाम् पञ्चमी विश्वेषाम् विश्वेषाम् पञ्चमी पञ्चमी विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् पञ्चमी पञ्चमी विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानागो षष्ठी षष्ठी देवानाम् विश्वेषाम् विश्वेषाम् देवानागो षष्ठी देवानागो षष्ठी षष्ठी देवानाम् देवानागो षष्ठी षष्ठीति षष्ठी ओजोग्रीवाभिर्ग्रीवाभिरोज ओजोग्रीवाभिर्निरुदिम् निरुदिम् ग्रीवाभिरोज ओजोग्रीवाभिर्निरुदिम् ग्रीवाभिर्निरुदिम् निरुदिम् ग्रीवाभिर्ग्रीवाभिर्निरुदिमस्तभिरस्तभिर्निरुदिम् ग्रीवाभिर्ग्रीवाभिर्निरुदिमस्तभिरस्तभिर्निरुदिमस्तभिरस्तभिर्निरुदिम्निरुदिमस्तभिरिन्द्रमिन्द्रमस्तभिर्निरुदिम्निरुदिमस्तभिरिन्द्रम् अस्थभिरिन्द्रमिन्द्रमस्थभिरस्थभिरिन्द्रग्स्वपसास्वपसेन्द्रमस्थभिरस्थभिरिन्द्रग्स्वपसा अस्थभिरित्यस्थभिः इन्द्रग्स्वपसास्वपसेन्द्रमिन्द्रग्स्वपसावहेन स्वपसावहेन स्वपसावहेन रुद्रस्य रुद्रस्य वहेन स्वपसास्वपसावहेन रुद्रस्य स्वपसेतु अपसा महेन रुद्रस्य रुद्रस्य महेन महेन रुद्रस्य विचलो विचलो रुद्रस्य महेन महेन रुद्रस्य विचलः रुद्रस्य विचलो विचलो रुद्रस्य रुद्रस्य विचलः स्कन्ध स्कन्धो विचलो रुद्रस्य रुद्रस्य विचलः स्कन्धः विचलस्कन्धस्कन्धो विचलो विचलस्कन्धोः रात्रयोरः रात्रयोः स्कन्धो विचलो विचलस्कन्धोः रात्रयोः विचल इति विचलः स्कन्धोः रात्रयोरः रात्रयोः स्कन्धस्कन्धोः रात्रयोर्द्वितीयोर्द्वितीयोः रात्रयोः स्कन्धस्कन्धोः रात्रयोर्द्वितीयः अहोरात्रयोर्द्वितीयोर्द्वितीयोः रात्रयोरः रात्रयोर्द्वितीयोर्धमासानामर्धमासानाम् द्वितीयोः रात्रयोरः रात्रयोर्द्वितीयोर्धमासानाम् अहोरात्रयोरित्यः रात्रयोः द्वितीयोर्धमासानामर्धमासानाम् द्वितीयोर्द्वितीयोर्धमासानाम् तृतीयस्तृतीयोर्धमासानाम् द्वितीयोर्द्वितीयोर्धमासानाम् तृतीयः अर्धमासानाम् तृतीयस्तृतीयोर्धमासानामर्धमासानाम् तृतीयो मासाम् मासाम् तृतीयोर्धमासानामर्धमासानाम् तृतीयो मासाम् अर्धमासानामित्यर्धमासानाम् तृतीयो मासाम् मासाम् तृतीयस्तृतीयो मासाम् चतुर्थश्चतुर्थ मासाम् तृतीयस्तृतीयो मासाम् चतुर्थ मासाम् चतुर्थश्च दुःख मासाम् मासाम् चतुर्थार्धोनामृधोनाम् चतुर्थ मासाम् मासाम् चतुर्थार्धोनाम् चतुर्थार्धोनामृधोनाम् चतुर्थश्च दुःखार्धोनाम् पञ्चमः पञ्चमार्धोनाम् चतुर्थश्च दुःखार्धोनाम् पञ्चमः धोनाम् पञ्चमः पञ्चमार्धोनामृधोनाम् पञ्चमः संवत्सरस्य संवत्सरस्य पञ्चमार्धोनामृधोनाम् पञ्चमः संवत्सरस्य पञ्चमः संवत्सरस्य संवत्सरस्य पञ्चमः पञ्चमः संवत्सरस्य षष्ठः षष्ठः संवत्सरस्य पञ्चमः पञ्चमः संवत्सरस्य षष्ठः संवत्सरस्य षष्ठः षष्ठः संवत्सरस्य संवत्सरस्य षष्ठः संवत्सरस्यैतसंवत्सरस्य षष्ठ इति षष्ठः आनन्दम् नन्दथुमानन्दथुनानन्दमानन्दम् नन्दथुनाकामम् कामम् नन्दथुमानन्दमानन्दम् नन्दथुनाकामम् नानन्दमित्यानन्दम् नन्दथुनाकामङ्कामम् नन्दथुनानन्दथुनाकामम् प्रत्यासाभ्याम् प्रत्यासाभ्याम् कामम् नन्दथुनानन्दथुनाकामम् प्रत्यासाभ्याम् कामम् प्रत्यासाभ्याम् प्रत्यासाभ्याम् कामम् कामम् प्रत्यासाभ्याम् भयम् भयम् प्रत्यासाभ्याम् कामम् कामम् प्रत्यासाभ्याम् भयम् प्रत्यासाभ्याम् भयम् भयम् प्रत्यासाभ्याम् प्रत्यासाभ्याम् भयकोशिदेमभ्यागोशिदेमभ्याम् भयम् प्रत्यासाभ्याम् प्रत्यासाभ्याम् भयकोशिदेमभ्याम् प्रत्यासाभ्यामिति प्रति आसाभ्याम् भयकोशिदेमभ्यागोशिदेमभ्याम् भयम् भयकोशिदेमभ्याम् प्रशिशम् प्रशिशकोशिदेमभ्याम् भयम् भयकोशिदेमभ्याम् प्रशिशम् श्रीमभ्याम् प्रशिशम् प्रशिशकोशिदेमभ्यागोशिदेमभ्याम् प्रशिशम् प्रशासाभ्याम् प्रशासाभ्याम् प्रशिशकोशिदेमभ्यागोशिदेमभ्याम् प्रशिशम् प्रशासाभ्याम् श्रीमभ्यामिति श्रीमाभ्याम् प्रशिशम् प्रशासाभ्याम् प्रशासाभ्याम् प्रशिशम् प्रशिशम् प्रशासाभ्यागो सूर्याचन्द्रमसौ सूर्याचन्द्रमसौ प्रशासाभ्याम् प्रशिशम् प्रशिशम् प्रशासाभ्यागो सूर्याचन्द्रमसौ प्रशिशमिति प्राशिशम् प्रशासाभ्यागो सूर्याचन्द्रमसौ सूर्याचन्द्रमसौ प्रशासाभ्याम् प्रशासाभ्यागो सूर्याचन्द्रमसौ वृत्याभ्याम् वृत्याभ्यागो सूर्याचन्द्रमसौ प्रशासाभ्याम् प्रशासाभ्यागो सूर्याचन्द्रमसौ वृत्याभ्याम् प्रशासाभ्यामिति प्राशासाभ्याम् सूर्याचन्द्रमसौ वृत्याभ्याम् वृत्याभ्यागो सूर्याचन्द्रमसौ सूर्याचन्द्रमसौ वृत्याभ्यागश्यामशबलो श्यामशबलो वृत्याभ्यागो सूर्याचन्द्रमसौ सूर्याचन्द्रमसौ वृत्याभ्यागश्यामशबलो सूर्याचन्द्रमसाविति सूर्याचन्द्रमसौ वृत्याभ्यागश्यामशबलो श्यामशबलो वृत्याभ्याम् वृत्याभ्यागश्यामशबलो मनस्नाभ्याम् मनस्नाभ्यागश्यामशबलो वृत्याभ्याम् वृत्याभ्यागश्यामशबलो मनस्नाभ्याम् श्यामशबलो मनस्नाभ्याम् मनस्नाभ्यागश्यामशबलो श्यामशबलो मनस्नाभ्याम् व्यष्टिम् व्यष्टिम् मनस्नाभ्यागश्यामशबलो श्यामशबलो मनस्नाभ्याम् व्यष्टिम् श्यामशबलाविदिश्याम शबलो मतस्नाभ्याम् व्यष्टिम् व्यष्टिम् मतस्नाभ्याम् मतस्नाभ्याम् व्यष्टिगो रूपेण रूपेण व्यष्टिम् मतस्नाभ्याम् मतस्नाभ्याम् व्यष्टिगो रूपेण निवृष्टिगो रूपेण रूपेण व्यष्टिम् व्यष्टिगो रूपेण निमृत्तिम् निमृत्तिगो रूपेण व्यष्टिम् व्यष्टिगो रूपेण निमृत्तिम् व्यष्टिमिति वीष्टिम् रूपेण निमृत्तिम् निमृत्तिगो रूपेण रूपेण निमृत्तिमरूपेण रूपेण निमृत्तिगो रूपेण रूपेण निमृत्तिमरूपेण निमृत्तिमरूपेण रूपेण निमृत्तिम् निमृत्तिमरूपेण निमृत्तिमिति निमृत्तिम् अरूपेणेत्यरूपेण अहर्मागुंसेन मागुंसेन हरहर्मागुंसेन रात्रिगुरात्रिम् मागुंसेन हरहर्मागुंसेन रात्रिम् मागुंसेन रात्रिगुरात्रिम् मागुंसेन मागुंसेन रात्रिम् पीवसा पीवसा रात्रिम् मागुंसेन मागुंसेन रात्रिम् पीवसा रात्रिम् पीवसा पीवसा रात्रिगुरात्रिम् पीवसा पोपः पीवसा रात्रिगुरात्रिम् पीवसापः एव सापोऽपः पीव सापेव सापो यूषेण यूषेणापः पीव सापेव सापो यूषेण अपो यूषेण यूषेणापोपो यूषेण घृतम् घृतम् यूषेणापोपो यूषेण घृतम् यूषेण घृतम् घृतम् यूषेण यूषेण घृतगोरसे अरसेन घृतम् यूषेण यूषेण घृतगोरसेन घृतगोरसेन रसेन घृतम् घृतगोरसेन श्यागुश्यागोरसेन घृतम् घृतगोरसेन श्याम् रसेन श्यागुश्यागो रसेन रसेन श्याम् वसया वसया श्यागोरसेन रसेन श्याम् वसया श्याम् वसया वसया श्यागुश्याम् वसया दूषिकाभिर्दूषिकाभिर्वसया श्यागुश्याम् वसया दूषिकाभिर्वसया दूषिकाभिर्दूषिकाभिर्वसया वसया दूषिकाभिर्राजनिग्राजनम् दूषिकाभिर्वसया वसया दूषिकाभिर्राजनिम् दूषिकाभिराजनिग्रहराजनम् दूषिकाभिर्दूषिकाभिराजनिमश्रभिरश्रभिर्राजनम् दूषिकाभिर्दूषिकाभिराजनिमश्रभिराजनिमश्रभिरश्रभिर्राजनिग्रहराजनिमश्रभिः पृष्वाम् पृष्वामश्रभिर्राजनिग्रहराजनिमश्रभिः पृष्वाम् अश्रभिः पृष्वाम् पृष्वामश्रभिरश्रभिः पृष्वाम् दिवम् दिवम् पृष्वामश्रभिरश्रभिः पृष्वाम् दिवम् अश्रभिरित्यश्रुभिः पृष्वान् दिवम् दिवम् पृष्वाम् पृष्वान् दिवगो रूपेण रूपेण दिवम् पृष्वाम् पृष्वान् दिवगो रूपेण दिवगो रूपेण रूपेण दिवम् दिवगो रूपेण नक्षत्राणि नक्षत्राणि रूपेण दिवम् दिवगो रूपेण नक्षत्राणि रूपेण नक्षत्राणि नक्षत्राणि रूपेण रूपेण नक्षत्राणि प्रतिरूपेण प्रतिरूपेण नक्षत्राणि रूपेण रूपेण नक्षत्राणि प्रतिरूपेण नक्षत्राणि प्रतिरूपेण प्रतिरूपेण नक्षत्राणि नक्षत्राणि प्रतिरूपेण पृथिवीम् पृथिवीम् प्रतिरूपेण नक्षत्राणि नक्षत्राणि प्रतिरूपेण पृथिवीम् प्रतिरूपेण पृथिवीम् पृथिवीम् प्रतिरूपेण प्रतिरूपेण पृथिवीम् चर्मणा चर्मणा पृथिवीम् प्रतिरूपेण प्रतिरूपेण पृथिवीम् चर्मणा प्रतिरूपेणेति प्रतिरूपेण पृथिवीम् चर्मणा चर्मणा पृथिवीम् पृथिवीम् चर्मणा छवीम् छवीम् चर्मणा पृथिवीम् पृथिवीम् चर्मणा छवीम् चर्मणा छवीम् छवीम् चर्मणा चर्मणा छवीम् छव्या छव्या छवीम् चर्मणा चर्मणा छवीम् छव्या छवीम् छव्या छव्या छवीम् छवीम् छव्योपाकृतायोपाकृताय छव्या छवीम् छवीम् छव्योपाकृताय छव्योपाकृतायोपाकृताय छव्या छव्योपाकृताय स्वाहा स्वाहोपाकृताय छव्या छव्योपाकृताय स्वाहा उपाकृताय स्वाहा स्वाहोपाकृतायोपाकृताय स्वाहा लब्धाय लब्धाय स्वाहोपाकृतायोपाकृताय स्वाहा लब्धाय उपाकृतायेत्युपाकृताय स्वाहा लब्धाय लब्धाय स्वाहा स्वाहा लब्धाय स्वाहा स्वाहा लब्धाय स्वाहा स्वाहा लब्धाय स्वाहा स्वाहालब्धाय लब्धाय स्वाहा हृदाय हृदाय स्वाहालब्धाय लब्धाय स्वाहा हृदाय आलब्धाय स्वाहा हृदाय हृदाय स्वाहा हृदाय स्वाहा स्वाहा हृदाय स्वाहा स्वाहा हृदाय स्वाहा हृदाय स्वाहा स्वाहा हृदाय हृदाय स्वाहा स्वाहा अग्नेः पक्षतिः पक्षतिरग्नेरग्नेः पक्षतिः सरस्वत्यै सरस्वत्यै पक्षतिरग्नेरग्नेः पक्षतिः सरस्वत्यै पक्षतिः सरस्वत्यै सरस्वत्यै पक्षतिः पक्षतिः सरस्वत्यै निपक्षतिर्निपक्षतिः सरस्वत्यै पक्षतिः पक्षतिः सरस्वत्यै निपक्षतिः सरस्वत्यै निपक्षतिर्निपक्षतिः सरस्वत्यै सरस्वत्यै निपक्षतिः सोमस्य सोमस्य निपक्षतिः सरस्वत्यै सरस्वत्यै निपक्षतिः सोमस्य निवक्षति सोमस्य सोमस्य निवक्षतिर्निवक्षति सोमस्य तृतीया तृतीया सोमस्य निवक्षतिर्निवक्षति सोमस्य तृतीया निवक्षतिरिति वक्षतिः सोमस्य तृतीया तृतीया सोमस्य सोमस्य तृतीया पामपां तृतीया सोमस्य सोमस्य तृतीया पाम् तृतीया पामपान् तृतीया तृतीया पाञ्चतुर्थे चतुर्थपान् तृतीया तृतीया पाञ्चतुर्थे अपाञ्चतुर्थे चतुर्थपामपाञ्चतुर्थ्योषधीनामोषधीनाम् चतुर्थपामपाञ्चतुर्थ्योषधीनाम् चतुर्थ्योषधीनामोषधीनाम् चतुर्थे चतुर्थ्योषधीनाम् पञ्चमे पञ्चम्योषधीनाम् चतुर्थे चतुर्थ्योषधीनाम् पञ्चमे ओषधीनाम् पञ्चमे पञ्चम्योषधीनामोषधीनाम् पञ्चमे संवत्सरस्य संवत्सरस्य पञ्चम्योषधीनामोषधीनाम् पञ्चमे संवत्सरस्य पञ्चमे संवत्सरस्य संवत्सरस्य पञ्चमे पञ्चमे संवत्सरस्य षष्ठे षष्ठे संवत्सरस्य पञ्चमे पञ्चमे संवत्सरस्य षष्ठे संवत्सरस्य षष्ठे षष्ठे संवत्सरस्य संवत्सरस्य षष्ठे मरुता मरुतागो षष्ठे संवत्सरस्य संवत्सरस्य षष्ठे मरुता संवत्सरस्येति संवत्सरस्य षष्ठे मरुता मरुतागो षष्ठे षष्ठे मरुतागो सप्तमे सप्तमे मरुतागो षष्ठे षष्ठे मरुतागो सप्तमे मरुदागो सप्तमे सप्तमे मरुदाम् मरुदागो सप्तमे बृहस्पते बृहस्पते सप्तमे मरुदाम् मरुदागो सप्तमे बृहस्पते सप्तमे बृहस्पते बृहस्पते सप्तमे सप्तमे बृहस्पते अष्टम्यष्टमे बृहस्पते सप्तमे सप्तमे बृहस्पते अष्टमे बृहस्पते अष्टम्यष्टमे बृहस्पते बृहस्पते अष्टमे मित्रस्य मित्रस्य अष्टमे बृहस्पते बृहस्पते अष्टमे मित्रस्य अष्टमे मित्रस्य मित्रस्य अष्टम्यष्टमे मित्रस्य नवमे नवमे मित्रस्य अष्टम्यष्टमे मित्रस्य नवमे मित्रस्य नवमे नवमे मित्रस्य मित्रस्य नवमे वरुणस्य वरुणस्य नवमे मित्रस्य मित्रस्य नवमे वरुणस्य नवमे वरुणस्य वरुणस्य नवमे नवमे वरुणस्य दशमे दशमे वरुणस्य नवमे नवमे वरुणस्य दशमे वरुणस्य दशमे दशमे वरुणस्य वरुणस्य दशमेन्द्रस्येन्द्रस्य दशमे वरुणस्य वरुणस्य दशमेन्द्रस्य दशमेन्द्रस्येन्द्रस्य दशमे दशमेन्द्रस्यैकादश्येकादशीन्द्रस्य दशमे दशमेन्द्रस्यैकादशी इन्द्रस्यैकादश्येकादशीन्द्रस्येन्द्रस्यैकादशी विश्वेषाम् विश्वेषामेकादशीन्द्रस्येन्द्रस्यैकादशी विश्वेषाम् एकादशी विश्वेषाम् विश्वेषामेकादश्येकादशी विश्वेषाम् देवानाम् देवानाम् विश्वेषामेकादश्येकादशी विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् द्वादशी द्वादशी देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् द्वादशी देवानाम् द्वादशी द्वादशी देवानाम् देवानाम् द्वादशी द्यावा पृथिव्योद्यावा पृथिव्योद्वादशी देवानाम् देवानाम् द्वादशी द्यावा पृथिव्यो द्वादशेद्यावा पृथिव्योर्द्यावा पृथिव्योर्द्वादशे द्वादशेद्यावा पृथिव्योः पार्श्वम् पार्श्वम् द्यावा पृथिव्योर्द्वादशे द्वादशेद्यावा पृथिव्योः पार्श्वम् द्यावा पृथिव्योः पार्श्वम् पार्श्वम् द्यावा पृथिव्योर्द्यावा पृथिव्योः पार्श्वम् यमस्य यमस्य पार्श्वम् द्यावा पृथिव्योर्द्यावा पृथिव्योः पार्श्वम् यमस्य द्यावा पृथिव्योर्द्यावा पृथिव्योः पार्श्वयमस्य यमस्य पार्श्वम् पार्श्वयमस्य पाठोरः पाठोरो यमस्य पार्श्वम् पार्श्वयमस्य पाठोरः यमस्य पाठोरः पाठोरो यमस्य यमस्य पाठोरः पाठोरयैः पाठोरः वायोः पक्षतिः पक्षतिर्वायोर्वायोः पक्षतिः सरस्वतः सरस्वतः पक्षतिर्वायोर्वायोः पक्षतिः सरस्वतः पक्षतिः सरस्वतः सरस्वतः पक्षतिः पक्षतिः सरस्वतो निपक्षतिर्निपक्षति सरस्वतः पक्षतिः पक्षतिः सरस्वतो निपक्षतिः सरस्वतो निपक्षतिर्निपक्षति सरस्वतः सरस्वतो निपक्षतिश्चन्द्रमसश्चन्द्रमसो निपक्षति सरस्वतः सरस्वता निपक्षतिश्चन्द्रमसः निपक्षतिश्चन्द्रमसश्चन्द्रमसो निपक्षतिर्निपक्षतिश्चन्द्रमसः तृतीया तृतीया चन्द्रमसो निपक्षतिर्निपक्षतिश्चन्द्रमसस्तृतीया निवक्षतिरिति वक्षति चन्द्रमसस्तृतीया तृतीया चन्द्रमसश्चन्द्रमसस्तृतीया नक्षत्राणाम् नक्षत्राणाम् तृतीया चन्द्रमसश्चन्द्रमसस्तृतीया नक्षत्राणाम् तृतीया नक्षत्राणाम् नक्षत्राणाम् तृतीया तृतीया नक्षत्राणाम् चतुर्थी चतुर्थी नक्षत्राणाम् तृतीया तृतीया नक्षत्राणाम् चतुर्थी नक्षत्राणाम् चतुर्थी चतुर्थी नक्षत्राणाम् नक्षत्राणाम् चतुर्थी सविदः सविदश्चतुर्थी नक्षत्राणाम् नक्षत्राणाम् चतुर्थी सविदुः चतुर्थे स विदः स विदश्चतुर्थे चतुर्थे स विदः पञ्चमे पञ्चमे स विदश्चतुर्थे चतुर्थे स विदः पञ्चमे पञ्चमे पञ्चमे स विदस्व विदः पञ्चमे रुद्रस्य रुद्रस्य पञ्चमे स विदस्व विदः पञ्चमे रुद्रस्य पञ्चमे रुद्रस्य रुद्रस्य पञ्चमे पञ्चमे रुद्रस्य षष्ठी षष्ठी रुद्रस्य पञ्चमे पञ्चमे रुद्रस्य षष्ठी रुद्रस्य षष्ठी षष्ठी रुद्रस्य रुद्रस्य षष्ठी सप्पाणागो सप्पाणागो षष्ठी रुद्रस्य रुद्रस्य षष्ठी सप्पाणाम् षष्ठी सप्पाणागो सप्पाणागो षष्ठी षष्ठी सप्पाणागो सप्तमे सप्तमे सप्पाणागो षष्ठी षष्ठी सप्पाणागो सप्तमे सप्पाणागो सप्तमे सप्तमे सप्पाणागो सप्पाणागो सप्तम्यर्यम्नोर्यम्नः सप्तमे सर्पाणागो सर्पाणागो सप्तम्यर्यम्नः सप्तम्यर्यम्नोर्यम्नः सप्तमे सप्तम्यर्यम्नोऽष्टम्यष्टम्यर्यम्नः सप्तमे सप्तम्यर्यम्नोऽष्टमे हरियम्नोऽष्टम्यष्टम्यर्यम्नोर्यम्नोऽष्टमे त्वष्टस्त्वष्टरष्टम्यर्यम्नोर्यम्नोऽष्टमे त्वष्टुः अष्टमे त्वष्टस्त्वष्टरष्टम्यष्टमे त्वष्टर्नवमे नवमे त्वष्टरष्टम्यष्टमे त्वष्टर्नवमे त्वष्टर्नवमे नवमे त्वष्टस्त्वष्टर्नवमे धातुर्धातुर्नवमे त्वष्टस्त्वष्टर्नवमे धातुः नवमे धातुर्धातुर्नवमे नवमे धातुर्दशमे दशमे धातुर्नवमे नवमे धातुर्दशमे धातुर्दशमे दशमे धातुर्धातुर्दशमेन्द्राण्या इन्द्राण्या दशमे धातुर्धातुर्दशमेन्द्राण्याः दशमेन्द्राण्या इन्द्राण्या दशमे दशमेन्द्राण्या एकादश्येकादशेन्द्राण्या दशमे दशमेन्द्राण्या एकादशी इन्द्राण्या एकादश्येकादशेन्द्राण्या इन्द्राण्या एकादश्यदित्या अदित्या एकादशेन्द्राण्या इन्द्राण्या एकादश्यदित्यै एकादश्यदित्या अदित्या एकादश्येकादश्यदित्यै द्वादशी द्वादश्यदित्या एकादश्येकादश्यदित्यै द्वादशी अदित्ये द्वादशी द्वादश्यदित्या अदित्ये द्वादशी द्यावापृथिव्योद्यावा पृथिव्योद्वादश्यदित्या अदित्यै द्वादशी द्यावापृथिव्योः द्वादशी द्यावापृथिव्योद्यावापृथिव्योद्वादशी द्वादशी द्यावापृथिव्योः पार्श्वम् पार्श्वम् द्यावापृथिव्योद्वादशी द्वादशी द्यावापृथिव्योः पार्श्वम् द्यावापृथिव्योः पार्श्वम् पार्श्वम् द्यावापृथिव्योद्यावापृथिव्योः पार्श्वम् यम्यै यम्यै पार्श्वम् द्यावापृथिव्योद्यावापृथिव्योः पार्श्वम् यम्यै द्यावापृथिव्योर्द्यावापृथिव्योः पार्श्वम् यम्यै यम्यै पार्श्वम् पार्श्वम् यम्यै बाडोरः पाडोरो यम्यै पार्श्वम् पार्श्वम् यम्यै बाडोरः यम्यै बाडोरः पाडोरो यम्यै यम्यै बाडोरः पाडोर इति पाडोरः पन्थामनोवृद्भ्यामनोवृद्भ्याम् पन्थाम् पन्थामनोवृद्भ्या को सन्तति को सन्ततिमनोवृद्भ्याम् पन्थाम् पन्थामनोवृद्भ्या को सन्ततिम् अनोवृद्भ्या को सन्तति को सन्ततिमनोवृद्भ्यामनोवृद्भ्या को सन्ततिग्स्नावन्याभ्यागस्नावन्याभ्या को सन्ततिमनोवृद्भ्यामनोवृद्भ्या को सन्ततिग्स्नावन्याभ्याम् अनोवृद्भ्यामित्यनोवृगभ्याम् सन्ततिग्रस्नावन्याभ्यागस्नावन्याभ्यागो सन्ततिगो सन्ततिग्रस्नावन्याभ्यागो शुकान्शुकान् स्नावन्याभ्यागो सन्ततिगो सन्ततिग्रस्नावन्याभ्यागो शुकान्सन्ततिरिदिसं प्रतिम् स्नावन्याभ्यागो शुकान्शुकान् स्नावन्याभ्यागस्नावन्याभ्यागोशुकान् भृत्येन भृत्येन शुकान् स्नावन्याभ्यागस्नावन्याभ्यागोशुकान् भृत्येन शुकान् भृत्येन भृत्येन शुकान्शुकान् भृत्येन हरिमाणगो हरिमाणम् भृत्येन शुकान्शुकान् भृत्येन हरिमाणम् वित्तेन हरिमाणगो हरिमाणम् वित्तेन वित्तेन हरिमाणम् यज्ञा यज्ञा हरिमाणम् वित्तेन वित्तेन हरिमाणम् यज्ञा हरिमाणम् यत्ना यत्ना हरिमाणको हरिमाणम् यत्ना हरीक्ष्णान् हरीक्ष्णान् यत्ना यत्ना हरीक्ष्णान् पापवातेन पापवातेन हरीक्ष्णान् यत्ना यत्ना हरीक्ष्णान् पापवातेन हरीक्ष्णान् पापभातेन पापभातेन हरीक्ष्णान् हरीक्ष्णान् पापभातेन कोष्मान् कोष्मान् पापभातेन हरीक्ष्णान् हरीक्ष्णान् पापभातेन कोष्मान् पापवातेन कोष्मान् कोष्मान् पापभातेन पापभातेन कोष्मान् छकभिश्चकभिः कोष्मान् पापभातेन पापभातेन कोष्मान् छकभिः पापभातेनेति पापवातेन कोष्माञ्छकभिश्चकभिः कोष्मान् कोष्माञ्छकभिश्चवत्ताञ्छवत्ताञ्छकभिः शवत्तानोवध्येनोवध्येन शवत्तान्छवत्तानोवध्येन शुरशुरमोवध्येन शवत्तान्छवत्तानोवध्येन शुरः ऊवध्येन शुनशुन ऊवध्येनोवध्येन शुनो विशसनेन विशसनेन शुन ऊवध्येनोवध्येन शुनो विशसनेन शुनो विशसनेन विशसनेन शुनशुन विशसनेन सर्पान् सर्पान् विशसनेन शुनशुन विशसनेन सर्पान् विशसनेन सर्पान् सर्पान् विशसनेन विशसनेन सर्पान् लोहितगन्धेन लोहितगन्धेन सर्पान् विशसनेन विशसनेन सर्पान् लोहितगन्धेन विशसनेनेति विशसनेन सर्पान् लोहितगन्धेन लोहितगन्धेन सर्पान् सर्पान् लोहितगन्धेन वयागुंसि वयागुंसि लोहितगन्धेन सर्पान् सर्पान् लोहितगन्धेन वयागुंसि लोहितगन्धेन वयागुंसि वयागुंसि लोहितगन्धेन लोहितगन्धेन वयागुंसि पक्वगन्धेन पक्वगन्धेन वयागुंसि लोहितगन्धेन लोहितगन्धेन वयागुंसि पक्वगन्धेन लोहितगन्धेनेति लोहितगन्धेन वयागुंसि पक्वगन्धेन पक्वगन्धेन वयागुंसि वयागुंसि पक्वगन्धेन विवीलिकाः पक्वगन्धेन वयागुंसि वयागुंसि पक्वगन्धेन विवीलिकाः पक्वगन्धेन विवीलिकाः विवीलिकाः पक्वगन्धेन पक्वगन्धेन विवीलिकाः प्रसादेन प्रसादेन विवीलिकाः पक्वगन्धेन पक्वगन्धेन विवीलिकाः प्रसादेन पक्वगन्धेनेति पक्वगन्धेन पिबीलिकाः प्रसादेन प्रसादेन पिबीलिकाः पिबीलिकाः प्रसादेन प्रसादेनेति प्रसादेन क्रमैरत्यधिक्रमैः क्रमैरत्यक्रमेदक्रमेदधिक्रमैः क्रमैरत्यक्रमेद अत्यक्रमेदक्रमेदत्यक्रमेद्वाजीभाज्यक्रमेदत्यक्रमेद्वाजी अक्रमेद्वाजीभाज्यक्रमेदक्रमेद्वाजी विश्वैर्विश्वैर्वाज्यक्रमेदक्रमेद्वाजी विश्वैः वाजीविश्वैर्विश्वैर्वाजी देवैर्देवैर्विश्वैर्विश्वैर्देवैर्यज्ञैर्यज्ञैर्देवैर्विश्वैर्विश्वैर्देवैर्यज्ञैः सनो नस्य सनो नयनय नस्य सनो नय नो नयन नो नय सुकृतस्य सुकृतस्य नयनो नो नय सुकृतस्य नय सुकृतस्य सुकृतस्य लोकं लोककं सुकृतस्य नयनय सुकृतस्य लोकं सुकृतस्य लोकं सुकृतस्य सुकृतस्य लोकं दस्य दस्य लोककं सुकृतस्य लोकं दस्य लोकं दस्य लोकं लोकं दस्य दे धेतस्य लोकं लोकं दस्य दे वयं वयं धेतस्य दस्य दे वयं ते वयं वयं ते ते वयग्स्वधया स्वधया वयं ते ते वयग्स्वधया वयग्स्वधया स्वधया वयं वयग्स्वधया मदेम मदेम स्वधया वयं वयग्स्वधया मदेम स्वधया मदेम मदेम स्वधया स्वधया मदेम स्वधये ृष्ठम् पृष्ठन्ते ते पृष्ठम् पृथिवी पृथिवी पृष्ठन्ते ते पृष्ठम् पृथिवी पृष्ठम् पृथिवी पृथिवी पृष्ठम् पृष्ठम् पृथिवी सधस्थगो सधस्थम् पृथिवी पृष्ठम् पृष्ठम् पृथिवी सधस्थम् पृथिवी सधस्थगो सधस्थम् पृथिवी पृथिवी सधस्थमात्मात्मा सधस्थम् पृथिवी पृथिवी सधस्थमात्मा सधस्थमात्मात्मा सधस्थगो सधस्थमात्मान्तरिक्षमन्तरिक्षमात्मा सधस्थगो सधस्थमात्मान्तरिक्षम् सधस्थमिति सधस्थम् आत्मान्तरिक्षमन्तरिक्षमात्मात्मान्तरिक्षको समुद्रः समुद्रो अन्तरिक्षमात्मात्मान्तरिक्षको समुद्रः अन्तरिक्षको समुद्रः समुद्रो अन्तरिक्षमन्तरिक्षको समुद्रो योनिर्योनिः समुद्रो अन्तरिक्षमन्तरिक्षको समुद्रो योनिः समुद्रो योनिर्योनिः समुद्रः समुद्रो योनिःसूर्यस्सूर्यो योनिः समुद्रः समुद्रो योनिःसूर्यः यो निःसूर्यस्सूर्यो यो निर्यो निःसूर्यस्ते देशूर्यो यो निर्यो निःसूर्यस्ते सूर्यस्ते देशूर्यस्सूर्यस्ते चक्षश्चक्षस्ते सूर्यस्सूर्यस्ते चक्षुः तेजक्षश्चक्षुस्ते तेजक्षर्वादो वादश्चक्षुस्ते तेजक्षर्वादः चक्षर्वादो वादश्चक्षश्चक्षर्वादः प्राणः प्राणो वादश्चक्षश्चक्षर्वादः प्राणः वादः प्राणः प्राणो वादो वादः प्राणः चन्द्रमाः चन्द्रमाः प्राणो वादो वादः प्राणश्चन्द्रमाः प्राणश्चन्द्रमाश्चन्द्रमाः प्राणः प्राणश्चन्द्रमा श्रोत्रज्ञश्रोत्रम् चन्द्रमाः प्राणः प्राणश्चन्द्रमा श्रोत्रम् प्राण इति प्राणः चन्द्रमा श्रोत्रज्ञश्रोत्रम् चन्द्रमाः चन्द्रमा श्रोत्रम् मासा मासा श्रोत्रम् चन्द्रमाः चन्द्रमा श्रोत्रम् मासाः श्रोत्रम् मासा मासा श्रोत्रज्ञश्रोत्रम् मासाश्च न मासा श्रोत्रज्ञश्रोत्रम् मासाश्च मासाश्च न मासा मासाश्चार्धमासार्धमासाश्चमासाश्चार्धमासाः चार्धमासार्धमासाश्चार्धमासाश्चार्धमासाश्च अर्धमासाश्च जार्धमासार्धमासाश्च पर्वाणि पर्वाणि चार्धमासार्धमासाश्च पर्वाणि अर्धमासा इत्यर्थः मासाः च पर्वाणि पर्वाणि च पर्वाण्यतव हृतवः पर्वाणि च पर्वाण्यतवः पर्वाण्यतव हृतवः पर्वाणि पर्वाण्यतवोऽङ्गान्यङ्गान्यतवः पर्वाणि पर्वाण्यतवोऽङ्गानि हृतवोऽङ्गान्यङ्गान्यतव हृतवोऽङ्गानि संवत्सरः संवत्सरोऽङ्गान्यतव हृतवोऽङ्गानि संवत्सरः अङ्गानि संवत्सरः संवत्सरोऽङ्गान्यङ्गानि संवत्सरो महिमा महिमा संवत्सरोऽङ्गान्यङ्गानि संवत्सरो महिमा संवत्सरो महिमा महिमा संवत्सरः संवत्सरो महिमा संवत्सर इति संवत्सरः महिमेति महिमा अग्निः पशुः पशुरग्निरग्निः पशुरासीदासीत् पशुरग्निरग्निः पशुरासीत् पशुरासीदासीत् पशुः पशुरासीत्तेन तेनासीत् पशुः पशुरासीत्तेन आसीत्तेन तेनासीदासीत्तेन यजन्तायजन्त तेनासीदासीत्तेन यजन्त तेनायजन्तायजन्त तेन तेनायजन्त ससो यजन्त तेन तेनायजन्तसः अयजन्त ससो यजन्तायजन्त स एतमेतगो सो यजन्तायजन्त स एतम् स एतमेतगो स एतम् लोकम् लोकमेतगो स एतम् लोकम् एतम् लोकम् लोकमेतमेतम् लोकमजयतजयम् लोकमेतमेतम् लोकमजयत् लोकमजयतजयल्लोकम् लोकमजयद्यस्मिन् यस्मिन्नजयल्लोकम् लोकमजयद्यस्मिन् अजयद्यस्मिन् यस्मिन्नजयदजयद्यस्मिन्नग्निरग्निर्यस्मिन्नजयदजयद्यस्मिन्नग्निः यस्मिन्नग्निरग्निर्यस्मिन् यस्मिन्नग्निः ससोऽग्निर्यस्मिन् यस्मिन्नग्निः सः अग्निः ससोऽग्निरग्निः सते देशोऽग्निरग्निः सते सते देशसते लोको लोकस्ते सते लोकः ते लोको लोकस्ते ते लोकस्तन्तम् लोकस्ते ते लोकस्तम् लोकस्तन्तम् लोको लोकस्तञ्जेष्यसि येष्यसि तम् लोको लोकस्तञ्जेष्यसि तञ्जेष्यसि येष्यसि तम् तञ्जेष्यस्यथाधजेष्यसि तम् तञ्जेष्यस्यथा येष्यस्यथाधजेष्यसि येष्यस्यथा वाधजेष्यसिजेष्यस्यथावजिघ्रजिघ्रावाधावजिघ्र अवजिघ्रजिघ्रवावजिघ्रवायुर्वायुर्जिघ्रवावजिघ्रवायुः जिघ्रवायुर्वायुर्जिघ्रजिघ्रवायुः पशुः पशुर्वायुर्जिघ्रजिघ्रवायुर्पशुः वायुः पशुः पशुर्वायुर्वायुः पशुरासीदासीत् पशुर्वायुर्वायुः पशुरासीत् पशुरासीदासीत् पशुः पशुरासीत्तेन तेनासीत् पशुः पशुरासीत्तेन आसीत्तेन तेनासीदासीत्तेन इदन्ता इदन्त तेनासीदासीत्तेन इदन्ता तेनायजन्तायजन्ततेन तेनायजन्तसोयजन्ततेनायजन्तस अयजन्तसोयजन्तायजन्तस एतमेतकोसोयजन्तायजन्तस एतम् स एतमेतकोस एतम् लोकम् लोकमेतकोस एतम् लोकम् एतम् लोकम् लोकमेतमेतम् लोकमजयदजयम् लोकमेतमेतम् लोकमजयत् लोकमजयदजयम् लोकम् लोकमजयत्यस्मिन् यस्मिन्नजयल् लोकम् लोकमजयत्यस्मिन् अजयत्यस्मिन् यस्मिन्नजयदजयत्यस्मिन् वायुर्भायुर्यस्मिन्नजयदजयत्यस्मिन् वायुः यस्मिन् वायुर्वायुर्यस्मिन् यस्मिन् वायुस्सद वायुर्यस्मिन् यस्मिन् वायुस्सः वायुस्सद वायुर्वायुस्सदे देशवायुर्वायुस्सदे सदे देशसदे लोको लोकस्ते सदे लोकः हे लोको लोकस्ते दे लोकस्तस्मात्तस्माल्लोकस्ते दे लोकस्तस्मान् लोकस्तस्मात्तस्माल्लोको लोकस्तस्मात्त्वात्मात्स्माल्लोको लोकस्तस्मात्त्वा तस्मात्त्वात्तस्मात्तस्मात्त्वान्तरन्तस्त्वातस्मात्तस्मात्त्वान्तरन्तस्त्वात्त्वान्तरेष्याम्येष्याम्यन्तस्त्वात्त्वान्तरेष्यामि अन्तरेष्याम्येष्याम्यन्तरन्तरेष्यामि यद्येष्याम्यन्तरन्तरेष्यामि यदि एष्यामि यदि यद्येष्याम्येष्यामि यदि यद्येष्याम्येष्यामि यदि न यदि न यदि यदिनावजिघ्रस्य वजिघ्रसि न यदि यदिनावजिघ्रसि मा वजिघ्रस्य वजिघ्रसि न वजिघ्रस्यादित्य आदित्यो वजिघ्रसि न वजिघ्रस्यादित्यः अवजिघ्रस्यादित्य आदित्यो वजिघ्रस्य वजिघ्रस्यादित्यः पशुः पशुरादित्यो वजिघ्रस्य वजिघ्रस्यादित्यः पशुः अवजिघ्रसीत्यवाजिघ्रसि आदित्यः पशुः पशुरादित्य आदित्यः पशुरासीदासीत् पशुरादित्य आदित्यः पशुरासीत् पशुरासीदासीत् पशुः पशुरासीत्तेन तेनासीत् पशुः पशुरासीत्तेन आसीत्तेन तेनासीदासीत्तेनायुन्दायुन्दतेनासीदासीत्तेनायुन्द तेनायुन्दायुन्दतेन तेनायुन्दसोयुन्दतेन तेनायुन्दस अयुन्दसोयुन्दायुन्दस एतमेतकोसोयुन्दायुन्दस एतम् स एतमेतकोस एतम् लोकम् लोकमेतकोस एतम् लोकम् एतम् लोकम् लोकमेतमेतम् लोकमजयदजयम् लोकमेतमेतम् लोकमजयत् लोकमजयदजयम् लोकम् लोकमजयद्यस्मिन् यस्मिन्नजयम् लोकम् लोकमजयद्यस्मिन् अजयद्यस्मिन् यस्मिन्नदेदयद्यस्मिन्नादित्य आदित्यो यस्मिन्नदेदयद्यस्मिन्नादित्यः यस्मिन्नादित्य आदित्यो यस्मिन् यस्मिन्नादित्यः स आदित्यो यस्मिन् यस्मिन्नादित्यः सः आदित्यस्य स आदित्य आदित्यस्य ते देश आदित्य आदित्यस्य ते सते देश सते लोको लोकस्ते सते लोकः ते लोको लोकस्ते ते लोकस्तन्तम् लोकस्ते ते लोकस्तम् लोकस्तन्तम् लोको लोकस्तञ्जेष्यसि जेष्यसितम् लोको लोकस्तञ्जेष्यसि तञ्जेष्यसि जेष्यसि तञ्जेष्यसि यदि येष्यसि तञ्जेष्यसि यदि जेष्यसि यदि यदि जेष्यसि जेष्यसि यद्यवजिघ्रस्य वजिघ्रसि यदि येष्यसि येष्यसि यद्यवजिघ्रसि यद्यवजिघ्रस्य वजिघ्रसि यदि यद्यवजिघ्रसि अवजिघ्रसीत्यवजिघ्रसि इति पञ्चमकाण्डे सप्तप्रश्नस्य घनपाठः समाप्तः पञ्चमकाण्डश्च समाप्तः